अथ पञ्चमकाण्डे पञ्चमप्रश्नस्य घनपाठः आरम्भः। यदेकेनैकेन यद्यदेकेन सद्गुस्थापयति सद्गुस्थापयत्येकेन यद्यदेकेन सद्गुस्थापयति एकेन सद्गुस्थापयति सद्गुस्थापयत्येकेनैकेन सद्गुस्थापयति यज्ञस्य यज्ञस्य सद्गुस्थापयत्येकेनैकेन सद्गुस्थापयति यज्ञस्य सद्गुस्थापयति यज्ञस्य यज्ञस्य सद्गुस्थापयति सद्गुस्थापयति यज्ञस्य सन्धत्यै सन्धत्यै यज्ञस्य सद्गुस्थापयति सद्गुस्थापयति यज्ञस्य सन्धत्यै सद्गुस्थापयतीति संस्थापयति यज्ञस्य सन्धत्यै सन्धत्यै यज्ञस्य यज्ञस्य सन्धत्या अविच्छेदाय अविच्छेदाय सन्धत्यै यज्ञस्य यज्ञस्य सन्धत्या अविच्छेदाय सन्धत्या अविच्छेदाय अविच्छेदाय सन्धत्यै सन्धत्या अविच्छेदायैन्द्रा ऐन्द्रा अविच्छेदाय सन्धत्यै सन्धत्या अविच्छेदायैन्द्रा सन्धत्या इति सं अविच्छेदायैन्द्रा ऐन्द्रा अविच्छेदायाविच्छेदायैन्द्रा पशवः पशव ऐन्द्रा अविच्छेदायाविच्छेदायैन्द्रा पशवः अविच्छेदायेत्यविच्छेदायैन्द्रा पशवः पशव ऐन्द्रा ऐन्द्रा पशवो ये ये पशव ऐन्द्रा ऐन्द्रा पशवो ये पशवो ये ये पशवः पशवो ये मुष्करा मुष्करा ये पशवः पशवो ये मुष्कराः ये मुष्करा मुष्करा जय जय मुष्करायद्यन्मुष्करा जय जय मुष्करायत् मुष्करायद्यन्मुष्करा मुष्करायदैन्द्रा ऐन्द्रायन्मुष्करा मुष्करायदैन्द्राः ऐन्द्रा ऐन्द्रायद्यदैन्द्राः सन्तः सन्त ऐन्द्रायद्यदैन्द्राः सन्तः ऐन्द्राः सन्तः सन्त ऐन्द्रा ऐन्द्राः सन्तोऽग्निभ्योऽग्निभ्यः सन्त ऐन्द्रा ऐन्द्राः सन्तोऽग्निभ्यः सन्तोऽग्निभ्योऽग्निभ्यः सन्तः सन्तोऽग्निभ्य आलभ्यन्तः लभ्यन्ते अग्निभ्यः सन्तः सन्तोऽग्निभ्यः आलभ्यन्ते अग्निभ्य आलभ्यन्त आलभ्यन्ते अग्निभ्योऽग्निभ्य आलभ्यन्ते देवताभ्यो देवताभ्य आलभ्यन्ते अग्निभ्योऽग्निभ्य आलभ्यन्ते देवताभ्यः अग्निभ्य इत्यग्निभ्यः आलभ्यन्ते देवताभ्यो देवताभ्य आलभ्यन्त आलभ्यन्ते देवताभ्यः समदगो समदं देवताभ्य आलभ्यन्त आलभ्यन्ते देवताभ्यः समदम् आलभ्यन्त इत्यालभ्यन्ते देवताभ्यः समदगो समदं देवताभ्यो देवताभ्यः समदं दधाति दधाति समदं देवताभ्यो देवताभ्यः समदं दधाति समदं दधाति दधाति समदगो समदं दधात्याग्नेजीराग्नेजीर्दधाति समदगो समदं दधात्याग्नेजी समदमिति समदम् धात्याग्नेजीरा आग्नेजीर्दधाति दधात्याग्नेजीस्तृष्टुभस्तृष्टुभ आग्नेजेर्दधाति दधात्याग्नेजीस्तृष्टुभः आग्नेयीस्तृष्टुभस्तृष्टुभ आग्नेयीरा आग्नेयीस्तृष्टुभो याज्यानुवाक्या याज्यानुवाक्यास्तृष्टुभ आग्नेयीरा आग्नेयीस्तृष्टुभो याज्यानुवाक्याःष्टुभो याज्यानुवाक्या याज्यानुवाक्यास्तृष्टुभस्तृष्टुभो याज्यानुवाक्या कुर्यात् कुर्यात् याज्यानुवाक्यास्तृष्टुभस्तृष्टुभो याज्यानुवाक्याः कुर्यात् याज्यानुवाक्याः कुर्यात् कुर्यात् याज्यानुवाक्या याज्यानुवाक्याः कुर्यात् यद्यत् कुर्यात् याज्यानुवाक्या याज्यानुवाक्याः कुर्यात् यद् याज्यानुवाक्या इति याज्यानुवाक्याः कुर्यात् यद्यत् कुर्यात् कुर्यात् यदा आग्नेयीरा आग्नेयीर्यत् कुर्यात् कुर्यात् यदा आग्नेयीरा आग्नेयीरा आग्नेयीर्यत्यदा आग्नेयीस्तेन तेन आग्नेयीर्यत्यदा आग्नेयीस्तेन आग्नेयीस्तेन तेन आग्नेयीरा आग्नेयीस्तेन आग्नेया आग्नेयास्तेन आग्नेयीरा आग्नेयीस्तेन आग्नेयाः आग्नेया आग्नेया अग्नेजास्तेन तेन अग्नेजायत्यदा अग्नेजास्तेन तेन अग्नेजायत् अग्नेजायत्यदा अग्नेया अग्नेयायत्पृष्टुभस्तृष्टुभो यदा अग्नेया अग्नेयायत्पृष्टुभः पृष्टुभस्तृष्टुभो यद्यत्पृष्टुभस्तेन तेन पृष्टुभो यद्यत्पृष्टुभस्तेन पृष्टुभस्तेन तेन पृष्टुभस्तृष्टुभस्तेनैन्द्रा ऐन्द्रास्तेन पृष्टुभस्तृष्टुभस्तेनैन्द्राः ऐन्द्रा ऐन्द्रास्तेन तेनैन्द्राः समृद्ध्यै समृद्ध्या ऐन्द्रास्तेन तेनैन्द्राः समृद्ध्यै ऐन्द्राः समृद्ध्यै समृद्ध्या ऐन्द्रा ऐन्द्राः समृद्ध्यै नन समृद्ध्या ऐन्द्रा ऐन्द्राः समृद्ध्यै न समृद्ध्यै नन समृद्ध्यै समृद्ध्यै न देवताभ्यो देवताभ्यो न समृद्ध्यै समृद्ध्यै न देवताभ्यो समृद्ध्या इति समृद्धि देवताभ्यो देवताभ्यो नन देवताभ्यः समदगो समदम् देवताभ्यो नन देवताभ्यः समदम् देवताभ्यः समदगो समदम् देवताभ्यो देवताभ्यः समदम् ददाति ददाति समदम् देवताभ्यो देवताभ्यः समदम् ददाति ददाति ददाति समदगो समदम् ददाति वाजवे वाजवे ददाति समदगो समदम् ददाति वाजवे समदमिति समदम् ददाति वाजवे वाजवे ददाति ददाति वाजवे नियुत्वते नियुत्वते वाजवे ददाति ददाति वाजवे नियुत्वते वायवे नियुत्वते नियुत्वते वायवे वायवे नियुत्वते तु परन्तु परम् नियुत्वते वायवे वायवे नियुत्वते तु परम् नियुत्वते तु परन्तु परम् नियुत्वते नियुत्वते तु परमातो परम् नियुत्वते नियुत्वते तु परमायुत्वत इति नियुत्वते परमातो परन्तु परमालभते लभत आतो परन्तु परमालभते आलभते लभत आलभते तेजस्तेजो लभत आलभते तेजः तेजस्तेजो लभते लभते तेजोग्नेरग्नेस्तेजो लभते लभते तेजोग्ने तेजोग्नेरग्नेस्तेजस्तेजोग्नेर्वायुर्वायुरग्नेस्तेजस्तेजोग्नेर्वायुः अग्नेर्वायुर्वायुरग्नेरग्नेर्वायुस्तेजसे तेजसे वायुरग्नेरग्नेर्वायुस्तेजसे वायुस्तेजसे तेजसे वायुर्वायुस्तेजस एष तेजसे वायुर्वायुस्तेजस एषः तेजस एष तेजसे तेजस एष ऐष तेजसे तेजस एष आष ऐष एष आलभ्यते लभ्यत ऐष एष आलभ्यते आलभ्यते लभ्यत आलभ्यते तस्मात् तस्माल्लभ्यत आलभ्यते तस्मात् लभ्यते तस्मात् तस्माल्लभ्यते लभ्यते तस्माद्यत्रियं यत्रियं तस्माल्लभ्यते लभ्यते तस्माद्यत्रियं तस्माद्यत्रियं यत्रियं तस्मात् तस्माद्यत्रियं वायुर्वायुर्यत्रियं तस्मात् तस्माद्यत्रियं वायुः यत्रियं वायुर्वायुर्यत्रियं यत्रियं वायुर्वादिवादि वायुर्यत्रियं यत्रियं वायुर्वादि वायुर्वादिवादि वायुर्वायुर्वादि तत्रियं तत्रियं वादि वायुर्वायुर्वादि तत्रियं वादि तत्रियं तत्रियं वादि वादि तत्रियं अग्निरग्निस्तत्रियं वादि वादि तत्रियं अग्निः तत्रियं अग्निरग्निस्तत्रियं तत्रियं अग्निर्दहति दहत्यग्निस्तत्रियं तत्रियं अग्निर्दहति अग्निर्दहति दहत्यग्निरग्निर्दहति यदग्निस्वन्दहत्यग्निरग्निर्दहति स्वम् स्वमेवैव स्वग्स्वमेव तत्तदेव स्वग्स्वमेव तत् तत्तदेवैवतत्तेजस्तेजस्तदेवैवतत्तेजोन्वनुतेजस्तत्तेजोनुतेजस्तेजोन्वेत्येत्यनुतेजस्तेजोन्वेति अन्वेत्येत्यन्वन्वेद्यते यद्यन्न यद्यन्न नियुत्वते नियुत्वते न यद्यन्न नियुत्वते नियुत्वते नियुत्वते न नियुत्वते स्यात्स्यान्नियुत्वते न नियुत्वते स्यायुत्वते स्यात्स्यान्नियुत्वते नियुत्वते स्यादुदत्स्यान्नियुत्वते नियुत्वते स्यादुत् नियुत्वत इति नियुत्वते स्यादुदत्स्यात् स्यादुन्माद्येन्माद्येदुत्स्यात् स्यादुन्माद्येद माद्येद्यजमानो यजमानो माद्येन्माद्येद्यजमानो नियुत्वते नियुत्वते यजमानो माद्येन्माद्येद्यजमानो नियुत्वते यजमानो नियुत्वते नियुत्वते यजमानो यजमानो नियुत्वते नियुत्वते भवति भवति नियुत्वते यजमानो यजमानो नियुत्वते भवति नियुत्वते भवति भवति नियुत्वते नियुत्वते भवति यजमानस्य यजमानस्य भवति नियुत्वते नियुत्वते भवति यजमानस्य यत्त इति नियुत्वते यजमानस्य यजमानस्य भवति भवति यजमानस्यानुन्मादायानुन्मादाय यजमानस्य भवति भवति यजमानस्यानुन्मादाय यजमानस्यानुन्मादायानुन्मादाय यजमानस्येजमानस्यानुन्मादाय वायुमती वायुमती अनुन्मादाय यजमानस्येजमानस्यानुन्मादाय वायुमती अनुन्मादाय वायुमती वायुमती अनुन्मादायानुन्मादाय वायुमती श्वेतवती श्वेतवती वायुमती अनुन्मादायानुन्मादाय वायुमती श्वेतवती अनुन्मादायेत्यनुतो मादाया वायुमती श्वेतवती श्वेतवती वायुमती वायुमती श्वेतवती याज्ञानुवाक्ये याज्ञानुवाक्ये श्वेतवती वायुमती वायुमती श्वेतवती याज्ञानुवाक्ये वायुमती इति वायुमती श्वेतवती याज्ञानुवाक्ये याज्ञानुवाक्ये श्वेतवती श्वेतवती याज्ञानुवाक्ये भवतो भवतो याज्ञानुवाक्ये श्वेतवती श्वेतवती याज्ञानुवाक्ये भवतः श्वेतवती इति श्वेतवती याज्ञानुवाक्ये भवतो भवतो याज्ञानुवाक्ये याज्ञानुवाक्ये भवतः सदेजस्त्वागतते भवतो याज्ञानुवाक्ये याज्ञानुवाक्ये भवतः सदेजस्त्वाय याज्ञानुवाक्ये इति याज्ञानुवाक्ये भवतः सदेजस्त्वाय सदेजस्त्वाय भवतो भवतः सदेजस्त्वाय हिरण्यगर्भो हिरण्यगर्भः सदेजस्त्वाय भवतो भवतः सदेजस्त्वाय हिरण्यगर्भः सदेजस्त्वाय हिरण्यगर्भो हिरण्यगर्भः सदेजस्त्वाय सदेजस्त्वाय हिरण्यगर्भः सगोसगो हिरण्यगर्भः सदेजस्त्वाय सदेजस्त्वाय हिरण्यगर्भः सदेजस्त्वायेति सदेजः त्वाय हिरण्यगर्भः सगोसगो हिरण्यगर्भो हिरण्यगर्भः समवर्तता वर्तत सगो हिरण्यगर्भो हिरण्यगर्भः समवर्तता हिरण्यगर्भ इति हिरण्यगर्भः तदा वर्तत सगो समवर्तताग्रे अग्रे वर्तत सगो समवर्तताग्रे वर्तताग्रे अग्रे वर्तता वर्तताग्रे इत्यग्रे वर्तता वर्तताग्रे अग्र इत्यग्रे ग्र इत्याघारमाघारमित्यग्रे ग्र इत्याघारम् इत्याघारमाघारमिति घारयति आघारमित्याघारम् आघारयति घारयत्याघारयति प्रजापतिः प्रजापतिर्घारयत्याघारयति प्रजापतिः घारयति प्रजापतिः प्रजापतिर्घारयति घारयति प्रजापतिर्वै वै प्रजापतिर्घारयति घारयति प्रजापतिर्वै प्रजापतिर्वै वै प्रजापतिः प्रजापतिर्वै हिरण्यगर्भो हिरण्यगर्भो वै प्रजापतिः प्रजापतिर्वै हिरण्यगर्भः प्रजापतिरिति प्रजापतिः वै हिरण्यगर्भो हिरण्यगर्भो वै वै हिरण्यगर्भः प्रजापते प्रजापतेर्हिरण्यगर्भो वै वै हिरण्यगर्भः प्रजापते हिरण्यगर्भः प्रजापते प्रजापतेर्हिरण्यगर्भो हिरण्यगर्भः प्रजापतेरनुरूपत्वायानुरूपत्वाय प्रजापतेर्हिरण्यगर्भो हिरण्यगर्भः प्रजापतेरनुरूपत्वाय हिरण्यगर्भ इति हिरण्यगर्भः प्रजापतेरनुरूपत्वायानुरूपत्वाय प्रजापतेः प्रजापतेरनुरूपत्वाय सर्वाणि सर्वाण्यनुरूपत्वाय प्रजापतेः प्रजापतेरनुरूपत्वाय सर्वाणि प्रजापतेरिति प्रजापतेः अनुरूपत्वाय सर्वाणि सर्वाण्यनुरूपत्वायानुरूपत्वाय सर्वाणि वै वै सर्वाण्यनुरूपत्वायानुरूपत्वाय सर्वाणि वै सर्वाणि वै वै सर्वाणि सर्वाणि वा एष वै सर्वाणि सर्वाणि वा एषः एष वै वा एष रूपाणि रूपाण्येष वै वा एष रूपाणि एष रूपाणि रूपाण्येष एष रूपाणि पशूनां पशूनागो रूपाण्येष रूपाणि पशूनाम् पशूनागो रूपाणि पशूनाम् प्रतिप्रति पशूनागो रूपाणि पशूनाम् प्रति पशूनाम् प्रतिप्रति पशूनाम् पशूनाम् प्रत्याः प्रति पशूनाम् पशूनाम् प्रत्याप्रतिप्रत्यालभ्यते लभ्यत आलभ्यते यद्यल्लभ्यत आलभ्यते यते यद्यल्लभ्यते लभ्यते यक्ष्म शृणश्म शृणो यल्लभ्यते लभ्यते यक्ष्म शृणः यक्ष्म शृणश्म शृणो यद्यक्ष्म शृणस्तच्छ्म शृणो यद्यक्ष्म शृणस्तद् शृणस्तच्छ्म शृणश्म शृणस्तत्पुरुषाणाम् पुरुषाणाम् दक्ष्म शृणश्म पुरुषाणाम् पुरुषाणाम् तत्तत्पुरुषाणागो रूपगो रूपम् पुरुषाणाम् तत्तत्पुरुषाणागो रूपम् पुरुषाणागो रूपगो रूपम् पुरुषाणाम् पुरुषाणागो रूपम् यद्यद्रूपम् पुरुषाणाम् पुरुषाणागो रूपम् यत् रूपम् यद्यद्रूपगो रूपम् यत्तु परस्तु परो यद्रूपगो रूपम् यत्तु परः परस्तु परो यद्यत्तु परस्तत्तत्तु परो यद्यत्तु परस्तत् परस्तत्तत्तु परस्तु परस्तदश्वानामश्वानाम् तत्तु परस्तु परस्तदश्वानाश्वानामश्वानाम् तत्तदश्वानाम् यदश्वानाम्यतोदन्नन्यतोदनयदश्वानामश्वानाम्यदन्यतोदन्नन्यतोदनयद्यदन्यतोदन्तत्तदन्यतोदनयद्यदन्यतोदन्तत् तिष्ठन्ते वायव्यः कार्या वायव्यस्तिष्ठन्ते तिष्ठन्ते वायव्यः यद्यदाहुरित्याहुर्यत्यदाहुराहुर्यद्वायव्यं वायव्यं यदाहुराहुर्यद्वायव्यम् यद्वायव्यं वायव्यं यद्यद्वायव्यं कुर्यात्कुर्याद्वायव्यं यद्यद्वायव्यं कुर्याद्वायव्यं वायव्यं कुर्यात् प्रजापतेः प्रजापतेः कुर्याद्वायव्यं वायव्यं कुर्यात् प्रजापतेः प्रजापतेः प्रजापतेः कुर्यात् कुर्यात् प्रजापतेर्यादियात् प्रजापतेः कुर्यात् कुर्यात् प्रजापतेर्याद् प्रजापतेर्यादियात् प्रजापतेः प्रजापतेर्याद्यद्यदियात् प्रजापतेः प्रजापतेर्याद्यत् प्रजापतेरिति प्रजापतेः याद्यद्यदियादियाद्यत् प्राजापत्यं प्राजापत्यं यदि यादियाद्यत् प्राजापत्यं प्राजापत्यं प्राजापत्यं यद्यत् प्राजापत्यं कुर्यात् कुर्यात् प्राजापत्यं यद्यत् प्राजापत्यं कुर्यात् प्राजापत्यं कुर्यात् कुर्यात् प्राजापत्यं प्राजापत्यं कुर्यात् वायोर्वायोः कुर्यात् प्राजापत्यं प्राजापत्यं कुर्यात् वायोः प्राजापत्यमिति प्राजापत्यं कुर्यात् वायोर्वायोः कुर्यात् कुर्यात् वायोर्यादियात् वायोः कुर्यात् कुर्यात् वायोर्यात् वायोर्यादियात् वायोर्वायोर्याद्यद्यदियात् वायोर्वायोर्याद्यत् वायव्यो वायव्यो यदि यादियाद्यत् वायव्यः वायव्यो वायव्यो यद्यद्वायव्यः पशुः पशुर्वायव्यो यद्यद्वायव्यः पशुः वायव्यः पशुः पशुर्वायव्यो वायव्यः पशुर्भवति भवति पशुर्वायव्यो वायव्यः पशुर्भवति पशुर्भवति भवति पशुः पशुर्भवति तेन तेन भवति पशुः पशुर्भवति तेन भवति तेन तेन भवति भवति तेन वायोर्वायोस्तेन भवति भवति तेन वायोः तेन वायोर्वायोस्तेन तेन वायोर्नन वायोस्तेन तेन वायोर्न वायोर्नन वायोर्वायोर्नैत्येति न वायोर्वायोर्नैति नैति यद्यते एत्येति यत् प्राजापत्यः प्राजापत्यो यदे एत्येति यत् प्राजापत्यः प्राजापत्यः प्राजापत्यो यद्यत् प्राजापत्यः प्रोडाशः प्रोडाशः प्राजापत्यो यद्यत् प्राजापत्यः प्रोडाशः प्राजापत्यः पुरोडाशः पुरोडाशः प्राजापत्यः प्राजापत्यः पुरोडाशो भवति भवति पुरोडाशः प्राजापत्यः प्राजापत्यः पुरोडाशो भवति प्राजापत्य इति प्राजापत्यः पुरोडाशो भवति भवति पुरोडाशः पुरोडाशो भवति तेन तेन भवति पुरोडाशः पुरोडाशो भवति तेन तेन तेन भवति भवति तेन प्रजापते प्रजापतेस्तेन भवति भवति तेन प्रजापते तेन प्रजापतेः प्रजापतेस्तेन तेन प्रजापतेर्नन प्रजापतेस्तेन तेन प्रजापतेर्न प्रजापतेर्नन प्रजापतेः प्रजापतेर्नैत्येति न प्रजापतेः प्रजापतेर्नैति प्रजापतेर् ऋति प्रजापते हे दिननैति यद्यते दिननैति यद्यते यद्वादशकपालो द्वादशकपालो यदेत्येति यद्वादशकपालः द्वादशकपालो द्वादशकपालो यद्यद्वादशकपालस्तेन तेन द्वादशकपालो यद्यद्वादशकपालस्तेन द्वादशकपालस्तेन तेन द्वादशकपालो द्वादशकपालस्तेन वैश्वानराद्वैश्वानरात्तेन द्वादशकपालो द्वादशकपालस्तेन वैश्वानराद् द्वादशकपाल इति द्वादश कपालः तेन वैश्वानराद्वैश्वानरात्तेन तेन वैश्वानरान्न वैश्वानरात्तेन तेन वैश्वानरान्न वैश्वानरान्न वैश्वानराद्वैश्वानरान्न इत्येति न वैश्वानराद्वैश्वानरान्न इति नैत्येति नैत्याज्ञा वैष्णवमाज्ञा वैष्णवमेति नैत्याज्ञा वैष्णवम् इत्याज्ञा वैष्णवमाज्ञा वैष्णवमेत्येत्याज्ञा वैष्णवमेकादशकपालमेकादशकपालमाज्ञा वैष्णवमेत्येत्याज्ञा वैष्णवमेकादशकपालम् आज्ञा वैष्णवमेकादशकपालमेकादशकपालमाज्ञा वैष्णवमाज्ञा वैष्णवमेकादशकपालम् निर्णिरेकादशकपालमाज्ञा वैष्णवमाज्ञा वैष्णवमेकादशकपालन्निः आज्ञा वैष्णवमित्याज्ञा वैष्णवमेकादशकपालम् निर्णिरेकादशकपालमेकादशकपालम् नृपपति पपति निरेकादशकपालमेकादशकपालम् नृपपति एकादशकपालमित्येकादश कपालम् निर्भपति वपति निर्निर्भपति दीक्षिष्यमाणो दीक्षिष्यमाणो वपति निर्निर्भपति दीक्षिष्यमाणः दीक्षिष्यमाणो दीक्षिष्यमाणो वपति वपति दीक्षिष्यमाणोऽग्निरग्निर्दीक्षिष्यमाणो वपति वपति दीक्षिष्यमाणोऽग्निः दीक्षिष्यमाणोऽग्निरग्निर्दीक्षिष्यमाणो दीक्षिष्यमाणोऽग्निः सर्वाः सर्वा अग्निर्दीक्षिष्यमाणो दीक्षिष्यमाणोऽग्निः सर्वाः अग्निः सर्वाः सर्वा अग्निर अग्निः सर्वा देवता देवताः सर्वा अग्निरग्निः सर्वा देवताः सर्वा देवता देवताः सर्वा सर्वा देवता विष्णुर्विष्णुर्देवताः सर्वा सर्वा देवता विष्णुः देवता विष्णुर्विष्णुर्देवता देवता विष्णुर्यज्ञो यज्ञो विष्णुर्देवता देवता विष्णुर्यज्ञः विष्णुर्यज्ञो यज्ञो विष्णुर्विष्णुर्यज्ञो देवता देवता यज्ञो विष्णुर्विष्णुर्यज्ञो देवताः यज्ञो देवता देवता यज्ञो यज्ञो देवताश्च च देवता यज्ञो यज्ञो देवताश्च देवताश्च च देवता देवताश्चैवैव च देवता देवताश्चैव यज्ञमेव च यज्ञम् एव यज्ञमेवैव यज्ञम् च यज्ञमेवैव यज्ञम् च यज्ञञ्चारभतेरभत आचचारभते आरभतेरभत आरभतेऽग्निरभत आरभतेऽग्निरभतेऽग्निरग्निरभतेरभतेऽग्निरवमो वमो अग्निरभतेरभतेऽग्निरवमः अग्निरवमो वमो अग्निरग्निरवमो देवतानाम् देवतानामवमो अग्निरग्निरवमो देवतानामो देवतानाम् देवतानामवमो वमो देवतानाम् विष्णुर्विष्णुर्देवतानामवमो वमो देवतानाम् विष्णुः देवतानाम् विष्णुर्विष्णुर्देवतानाम् देवतानाम् विष्णुः परमः परमो विष्णुर्देवतानाम् देवतानाम् विष्णुः परमः विष्णुः परमः परमो विष्णुर्विष्णुः परमो यद्यत्परमो विष्णुर्विष्णुः परमो यत् परमो यद्यत्परमः परमो यदाज्ञा वैष्णवमाज्ञा वैष्णवम् यत्परमः परमो यदाज्ञा वैष्णवम् यदाज्ञा वैष्णवमाज्ञा वैष्णवम् यद्यदाज्ञा वैष्णवमेकादशकपालमेकादशकपालमाज्ञा वैष्णवम् यद्यदाज्ञा वैष्णवमेकादशकपालम् आज्ञा वैष्णवमेकादशकपालमेकादशकपालमाज्ञा वैष्णवमाज्ञा वैष्णवमेकादशकपालम् निर्वपति निर्वपत्येकादशकपालमाज्ञा वैष्णवमाज्ञा वैष्णवमेकादशकपालम् निर्वपति आज्ञा वैष्णवमित्याज्ञा वैष्णवम् एकादशकपालम् निर्वपति निर्वपत्येकादशकपालमेकादशकपालम् निर्वपति देवता देवता निर्वपत्येकादशकपालमेकादशकपालम् निर्वपति देवताः एकादशकपालमित्येकादश कपालम् निर्ववति देवता देवता निर्ववति निर्ववति देवता एवैव देवता निर्ववति निर्ववति देवता एव निर्ववतीति निः वपति देवता एवैव देवता देवता एवोभयत उभयत एव देवता देवता एवोभयतः एवोभयत उभयत एवैवोभयतः परिगृह्य परिगृह्यो भयत एवैवोभयतः परिगृह्य भयतः परिगृह्य परिगृह्यो भयत उभयतः परिगृह्येजमानो यजमानः परिगृह्यो भयत उभयतः परिगृह्येजमानः परिगृह्येजमानो यजमानः परिगृह्य परिगृह्येजमानो वा वयजमानः परिगृह्य परिगृह्येजमानो वा परिगृह्येति परिगृह्य यजमानो वा वयजमानो यजमानो वरुन्धे रुन्धे वयजमानो यजमानो वरुन्धे रुन्धे रुन्धे वा वरुन्धे पुरोडाशेन पुरोडाशेन रुन्धे वा वरुन्धे पुरोडाशेन रुन्धे पुरोडाशेन पुरोडाशेन रुन्धे रुन्धे पुरोडाशेन वै वै पुरोडाशेन रुन्धे पुरोडाशेन वै पुरोडाशेन वै वै पुरोडाशेन पुरोडाशेन वै देवा देवा वै पुरोडाशेन पुरोडाशेन वै देवा वै देवा देवा वै वै देवा अस्मिन् अमुष्मिन् देवा वै वै देवा अमुष्मिन् देवा अमुष्मिन् अमुष्मिन् देवा देवा अमुष्मिन् लोके लोके अमुष्मिन् देवा देवा अमुष्मिन् लोके अमुष्मिन् लोके लोके अमुष्मिन् अमुष्मिन् लोक आर्धवन् लोके अमुष्मिन् अमुष्मिन् लोक आर्धवन् लोके लोक आर्धवन् चरुणा चरुणा आर्धवन् लोके लोक आर्धवन् चरुणा आर्धवन् चरुणा चरुणा आर्धवन्नार्धवन् चरुणास्मिन्नस्मिग्गुश्चरुणा आर्धवन्नार्धवन् चरुणास्मिन् चरुणास्मिन्नस्मिग्गुश्चरुणा चरुणास्मिन् यो योऽस्मिग्गुश्चरुणा चरुणास्मिन् यः अस्मिन् यो योऽस्मिन्नस्मिन् यः कामयेत कामयेत योऽस्मिन्नस्मिन् यः कामयेत कामयेत कामयेत यो यः कामयेतामुष्मिन्नमुष्मिन् कामयेत यो यः कामयेतामुष्मिन् कामयेतामुष्मिन्नमुष्मिन् कामयेत कामयेतामुष्मिन् लोके लोके मुष्मिन् कामयेत कामयेतामुष्मिन् लोके अस्मिन् लोके लोके मुष्मिन्नमुष्मिन् लोकरध्रियामृध्रियान् लोके मुष्मिन्नमुष्मिन् लोकरध्रियामृध्रियान् लोके लोकरध्रियामिति इत्युध्रियान् लोके लोकरध्रियामिति इत्युध्रियामृध्रियामिति सः इति स पुरोडाशम् पुरोडाशकोस इति स पुरोडाशम् पुरोडाशम् पुरोडाशकोस स पुरोडाशम् कुर्वीत कुर्वीत पुरोडाशकोस स पुरोडाशम् कुर्वीत पुरोडाशम् कुर्वीत कुर्वीत पुरोडाशम् पुरोडाशम् कुर्वीतामुष्मिन्नमुष्मिन् कुर्वीत पुरोडाशम् पुरोडाशम् कुर्वीतामुष्मिन् कुर्वीतामुष्मिन्नमुष्मिन् कुर्वीत कुर्वीतामुष्मिन्नेवैवामुष्मिन् कुर्वीत कुर्वीतामुष्मिन्नेवामुष्मिन्नेवैवामुष्मिन्नमुष्मिन्नेव लोके लोक एवामुष्मिन्नमुष्मिन्नेव लोके लोके लोक एवैव लोक अध्नोत्युध्नोति लोक एवैव लोक अध्नोति लोकरध्नोत्युध्नोति लोके लोकरध्नोति यद्यदृध्नोति लोके लोकरध्नोति यद्यदृध्नोत्युध्नोति यदष्टाकपालोऽष्टाकपालो यदृध्नोत्युध्नोति यदष्टाकपालः अष्टाकपालोऽष्टाकपालो यद्यदष्टाकबालस्तेन तेनाष्टाकबालो यद्यदष्टाकबालस्तेन अष्टाकबालस्तेन तेनाष्टाकपालोऽष्टाकपालस्तेन आग्नेयस्तेनाष्टाकपालोऽष्टाकपालस्तेनाग्नेयः अष्टाकपाल इत्यष्टाकपालः तेनाग्नेय आग्नेयस्तेन तेनाग्नेयो यद्यदाग्नेयस्तेन तेनाग्नेयो यत् आग्नेयो यद्यदा आग्नेय आग्नेयो यत्रिकपालस्त्रिकपालो यदा आग्नेय आग्नेयो यत्रिकपालः यत्रिकपालस्त्रिकपालो यद्यत्रिकपालस्तेन तेन त्रिकपालो यद्यत्रिकपालस्तेन त्रिकपालस्तेन तेन त्रिकपालस्त्रिकपालस्तेन वैष्णवो वैष्णवस्तेन त्रिकपालस्त्रिकपालस्तेन वैष्णवः त्रिकपाल इति त्रिकपालः तेन वैष्णवो वैष्णवस्तेन तेन वैष्णवः समृद्ध्यै समृद्ध्यै वैष्णवस्तेन तेन वैष्णवः समृद्ध्यै वैष्णवः समृद्ध्यै समृद्ध्यै वैष्णवो वैष्णवः समृद्ध्यै यो यः समृद्ध्यै वैष्णवो वैष्णवः समृद्ध्यः समृद्ध्यै यो यः समृद्ध्यै समृद्ध्यै यः कामयेत कामयेत यः समृद्ध्यै समृद्ध्यै यः कामयेत समृद्ध्या इति समृद्ध्यै यः कामयेत कामयेत यो यः कामयेतास्मिन्नस्मिन् कामयेत यो यः कामयेतास्मिन् कामयेतास्मिन्नस्मिन् कामयेत कामयेतास्मिन् लोके लोकेऽस्मिन् कामयेत कामयेतास्मिन् लोके अस्मिन् लोके लोकेऽस्मिन्नस्मिन् लोक अर्ध्यामृध्यान् लोकेऽस्मिन्नस्मिन् लोक अर्ध्यामृध्यान् लोके लोक अर्ध्यामितेत्यर्भ्यान् लोके लोक अर्ध्यामिति ृध्नयामृध्नयामिति स इत्युध्नयामृध्नयामिति सः इति स चरुन् चरुगुंस इति स चरुं स चरुन् चरुगुंस स चरुं कुर्वीत कुर्वीत चरुगुंस स चरुं कुर्वीत चरुं कुर्वीत कुर्वीत चरुन् चरुं कुर्वीताग्नेरग्नेः कुर्वीत चरुन् चरुं कुर्वीताग्ने कुर्वीताग्नेरग्नेः कुर्वीत कुर्वीताग्नेर्घृतं घृतमग्नेः कुर्वीत कुर्वीताग्नेर्घृतम् अग्नेर्घृतं घृतम् अग्नेरग्नेर्घृतम् विष्णोर्विष्णोर्घृतमग्नेरग्नेर्घृतम् विष्णोर्घृतम् विष्णोर्विष्णोर्घृतम् घृतम् विष्णोस्तण्डुलास्तण्डुला विष्णोर्घृतम् घृतम् विष्णोस्तण्डुलास्तण्डुला चरुश्चरुस्तस्मात्तस्मात्तण्डुलास्तण्डुलास्तस्मात् लोके लोक एवास्मिन्नस्मिन्नेव लोके एव लोके लोक एवैव लोक अध्नोत्युर्ध्नोति लोक एवैव लोक अध्नोति लोक अध्नोत्युर्ध्नोति लोके लोक अध्नोत्यादित्य आदित्यर्ध्नोति लोके लोक अध्नोत्यादित्यः आदित्यर्ध्नोत्युर्ध्नोत्यादित्यो भवति भवत्यादित्यर्ध्नोत्युर्ध्नोत्यादित्यो भवति आदित्यो भवति भवत्यादित्य आदित्यो भवतीयमियम् भवत्यादित्य आदित्यो भवतीयम् भवतीयमियम् भवति भवतीयम् वै वा इयम् भवति भवतीयम् वैयम् वै वा इयमियम् वा अधिदिरधिदिर्वा इयमियम् वा अधितिः अधिदिरधिदिर्वै वा अधिदिरस्यामस्यामधिदिर्वै वा अधिदिरस्यामधिदिरस्यामस्यामधिदिरधिदिरस्यामेवै वा स्यामधिदिरधिदिरस्यामेव स्यामेवै वा स्यामस्यामेव प्रतिप्रत्येवास्यामस्यामेव प्रति एव प्रतिप्रत्येवैव प्रतिष्ठति तिष्ठति प्रत्येवैव प्रतिष्ठति तिष्ठति तिष्ठति प्रतिप्रतिष्ठत्यथो अथो तिष्ठति प्रतिप्रतिष्ठत्यथो अथो तिष्ठति तिष्ठत्यथो अस्यामस्यामथो तिष्ठति तिष्ठत्यथो अस्यामस्यामथो अथो अस्यामेवैवास्यामथो अथो अस्यामेवाथो इत्यथो अस्यामेवैवास्यामस्यामेवाध्यध्येवास्यामस्यामेवाधि यज्ञम् यज्ञमध्येवैवाधियज्ञम् यज्ञम् तनुते तनुते यज्ञम् यज्ञम् तनुते योयस्तनुते यज्ञम् यज्ञम् तनुते यः योयस्तनुते तनुते यो वै वैयस्तनुते तनुते यो वै यो वै वै यो यो वै संवत्सरगो संवत्सरम् वै यो यो वै संवत्सरम् वै संवत्सरगो संवत्सरम् वै वै संवत्सरमुख्यमुख्यगो संवत्सरम् वै वै संवत्सरमुख्यम् संवत्सरमुख्यमुख्यगो संवत्सरगो संवत्सरमुख्यमभृत्वा भृत्वोख्यगो संवत्सरगो संवत्सरमुख्यमभृत्वा वत्सरमिति संवत्सरम् मुख्यमभृत्वा भृत्वोख्यमुख्यमभृत्वाग्निमग्निमभृत्वोख्यमुख्यमभृत्वाग्निम् भृत्वाग्निमग्निमभृत्वा भृत्वाग्निम् चिनुते चिनुते अग्निमभृत्वा भृत्वाग्निम् चिनुते अग्निम् चिनुते चिनुते अग्निमग्निम् चिनुते यथा यथा चिनुते अग्निमग्निम् चिनुते चिनुते यथा चिनुते यथा सामि सामि यथा सामि गर्भो गर्भः सामि यथा सामि गर्भः सामि गर्भो गर्भः सामि गर्भो भवद्यते गर्भः सामि गर्भो गर्भो भवद्यते भवद्यते गर्भो गर्भो भवद्यते तादृक् तादृक भवद्यते गर्भो गर्भो भवद्यते तादृक् भवद्यते तादृक् तादृक भवद्यते भवद्यते तादृगेवैव तादृक भवद्यते भवद्यते तादृगेव भवद्यत इत्यवाद्यते तादृगेवैव तादृक् तादृगेव तत्तदेव तादृक् तादृगेव तत् एव तत्तदेवैव तदार्तिमार्तिम् तदेवैव तदार्तिम् ैश्वानरम् वैश्वानरमृच्छेदृच्छेद्वैश्वानरम् द्वादशकपालम् द्वादशकपालम् वैश्वानरमृच्छेदृच्छेद्वैश्वानरम् द्वादशकपालम् वैश्वानरम् द्वादशकपालम् द्वादशकपालम् वैश्वानरम् वैश्वानरम् द्वादशकपालम् पुरस्तात् पुरस्तात् द्वादशकपालम् वैश्वानरम् वैश्वानरम् द्वादशकपालम् पुरस्तात् द्वादशकपालम् पुरस्तात् पुरस्तात् द्वादशकपालम् द्वादशकपालम् पुरस्तान्निर्निष्पुरस्तात् द्वादशकपालम् द्वादशकपालम् पुरस्तान्निः द्वादशकपालमिति द्वादश कपालम् पुरस्तान्निर्निष्पुरस्तात् पुरस्तान्निर्भवेद्भवेन्निष्पुरस्तात् पुरस्तान्निर्भवेद् भवेद्भवेन्निर्निर्भवेत् संवत्सर संवत्सरो भवेन्निर्निर्भवेत् संवत्सर भवेत् संवत्सर संवत्सरो भवेत् भवेत् संवत्सरो वै वै संवत्सरो भवेत् भवेत् संवत्सरो वै संवत्सर वै वै संवत्सर संवत्सरो वाग्निरग्निर्वै संवत्सर संवत्सरो वाग्नि संवत्सर इति संवत्सरः अग्निरग्निर्वै वाग्निर्वैश्वानरो वैश्वानरो अग्निर्वै अग्निर्वैश्वानरो वैश्वानरो अग्निरग्निर्वैश्वानरो यथा यथा वैश्वानरो अग्निरग्निर्वैश्वानरो यथा वैश्वानरो यथा यथा वैश्वानरो वैश्वानरो यथा संवत्सरगो संवत्सरं यथा वैश्वानरो वैश्वानरो यथा संवत्सरं यथा संवत्सरगो संवत्सरं यथा यथा संवत्सरमाप्त्वाप्त्वा संवत्सरं यथा यथा संवत्सरमाप्त्वा संवत्सरगो संवत्सरमाप्त्वा काले काल आप्त्वा संवत्सरगो संवत्सरमाप्त्वा काले संवत्सरमिति संवत्सरम् आप्त्वा काले काल आप्त्वाप्त्वा काल आगत आगते काल आप्त्वाप्त्वा काल आगते काल आगत आगते काले काल आगते विजायते विजायत आगते काले काल आगते विजायते आगते विजायते विजायत आगत आगते विजायत एवमेवम् विजायत आगत आगते विजायत एवम् आगत इत्यागते विजायत एवमेवम् विजायते विजायत एवमेवैवैवम् विजायते विजायत एवमेव विजायत इति विजायते एवमेवैवैवमेवमेव संवत्सरगो संवत्सरमेवैवमेवमेव संवत्सरम् एव संवत्सरगो संवत्सरमेवैव संवत्सरमाप्त्वाप्त्वा संवत्सरमेवैव संवत्सरमाप्त्वा संवत्सरमाप्त्वाप्त्वा संवत्सरगो संवत्सरमाप्त्वा काले काल आप्त्वा संवत्सरगो संवत्सरमाप्त्वा काले संवत्सरमिति संवत्सरम् आप्त्वा काले काल आप्त्वाप्त्वा काल आगत आगते काल आप्त्वाप्त्वा काल आगते काल आगत आगते काले काल आगते अग्निमग्निमागते काले काल आगते अग्निम् आगते अग्निमग्निमागत आगते अग्निञ्चनुते जनुते अग्निमागत आगते अग्निञ्चनुते आगत इत्यागते अग्निञ्चनुते जनुते अग्निमग्निञ्चनुते ननचनुते अग्निमग्निञ्चनुते चनुते ननचनुते चनुते नार्तिमार्तिम् नचनुते चनुते नार्तिम् नार्तिमार्तिम् नार्तिमार्तिम् नार्तिमार्तिमार्तिमार्च्यत्युरुच्छत्यार्तिमार्तिमार्च्छति आर्च्छत्यर्च्छत्यार्च्छत्य एषैषर्च्छत्यर्च्छत्येषा वै वा एषर्च्छत्युर्च्छत्येषा वै एषा वै वा एषैषा वा अग्नेरग्नेर्वा एषैषा वा अग्ने वा अग्नेरग्नेर्वै वा अग्नेः प्रिया प्रियाग्नेर्वै वा अग्नेः प्रिया अग्नेः प्रिया प्रियाग्नेरग्नेः प्रियातनोस्तनोः प्रियाग्नेरग्नेः प्रियातनोः प्रियातनोस्तनोः प्रिया प्रियातनोर्यद्यत्तनोः प्रिया प्रियातनोर्यते ईश्वानरो वैश्वानरो यद्यद्वै ईश्वानरः प्रियां प्रियां वै ईश्वानरो यद्यद्वै ईश्वानरः प्रियां ईश्वानरः प्रियां प्रियां वै ईश्वानरो वै ईश्वानरः प्रियामेवैव प्रियां वै ईश्वानरो वै ईश्वानरः प्रियामेव प्रियामेवैव प्रियां प्रियामेवास्यैव प्रियां प्रियामेवास्यैवास्य तनुवं तनुवमस्यैवैवास्य तनुवम् अस्य तनुवं तनुवमस्यास्य तनुवमभाव तनुवमस्यास्य तनुवमवावरुन्धे त्रीणि त्रीणि रुन्धे वावरुन्धे त्रीणि त्रीणि त्रीणि रुन्धे रुन्धे त्रीण्येतान्येतानि त्रीणि रुन्धे रुन्धे त्रीण्येतानि त्रीण्येतान्येतानि त्रीणि त्रीण्येतानि हवीगुंषि हवीगुष्येतानि त्रीणि त्रीण्येतानि हवीगुंषि एतानि हवीगुंषि हवीगुष्येतान्येतानि हवीगुंषि भवन्ति भवन्ति हवीगुष्येतान्येतानि हवीगुंषि भवन्ति हवीगुंषि भवन्ति भवन्ति हवीगुंषि हवीगुंषि भवन्ति त्रयस्त्रयो भवन्ति हवीगुंषि हवीगुंषि भवन्ति त्रयः भवन्ति त्रयस्त्रयो भवन्ति भवन्ति त्रय इम इमे त्रयो भवन्ति भवन्ति त्रय इमे इम इमे त्रयस्त्रय इमे लोका लोका इमे त्रयस्त्रय इमे लोकाः इमे लोका लोका इम इमे लोका एषामेषां लोका इम इमे लोका एषां लोका एषामेषां लोका लोका एषां लोकानां लोकानामेषां लोका लोकामेषां लोकानां एषां लोकानां लोकानामेषामेषां लोकाना गुरोहाय रोहाय लोकानामेषामेषां लोकानागुरोहाय लोकानागुरोहाय रोहाय लोकानां लोकानागुरोहाय रोहायेति रोहाय प्रजापतिः प्रजाः प्रजाः प्रजापतिः प्रजापतिः प्रजा सृष्ट्वा सृष्ट्वा प्रजाः प्रजापतिः प्रजापतिः प्रजा सृष्ट्वा प्रजापतिरिति प्रजापतिः प्रजा सृष्ट्वा सृष्ट्वा प्रजाः प्रजा सृष्ट्वा प्रेणा प्रेणा सृष्ट्वा प्रजाः प्रजा सृष्ट्वा प्रेणा प्रजा इति प्राजा सृष्ट्वा प्रेणा प्रेणा सृष्ट्वा सृष्ट्वा प्रेणान्मनु प्रेणा सृष्ट्वा सृष्ट्वा प्रेणानु प्रेणान्मनु प्रेणा प्रेणानु प्रप्राणु प्रेणा प्रेणानु प्राणु प्रप्राण्वनु प्राविशद विशत् प्राण्वनु प्राविशद विशद विशत् प्राविशत्ताभ्यस्ताभ्यो विशत् प्राविशत्ताभ्यः विशत्ताभ्यस्ताभ्यो विशद विशत्ताभ्यः पुनः पुनस्ताभ्यो विशद विशत्ताभ्यः पुनः ताभ्यः पुनः पुनस्ताभ्यस्ताभ्यः पुनः सम्भवितुगो सम्भवितुम् पुनस्ताभ्यस्ताभ्यः पुनः सम्भवितुम् पुनः सम्भवितुगो सम्भवितुम् पुनः पुनः सम्भवितुम् न सम्भवितुम् पुनः पुनः सम्भवितुम् न सम्भवितुगो सम्भवितुम् न शक्नोति शक्नोन्न सम्भवितुगो सम्भवितुम् न शक्नो सम्भवितुमिति सम्भवितुम् न शक्नोति शक्नोन्न न शक्नोत्सो शक्नोन्न न शक्नोत्सः शक्नोत्सो शक्नोति शक्नोत्सो ब्रवीद ब्रवीत्सो शक्नोति शक्नोत्सो ब्रवीद ब्रवीद ब्रवीत्सो ब्रवीदृध्नवदृध्नवद ब्रवीत्सो ब्रवीदृध्नवद ब्रवीदृध्नवदृध्नवद ब्रवीद ब्रवीदृध्नवदिति दृध्नवद ब्रवीद ब्रवीदृध्नवदित् दृध्नवदिति दृध्नवदृध्नवदित्ससैदृध्नवदृध्नवदित्स इत्ससैदित्सयो यस्य इदित्सयः यो यस्तसयो मायस्तसयो मा यो मामायो यो मेतौ इतो मायो यो मेतः मेत इतो मा मेतः पुनः पुनरितो मा मेतः पुनः इतः पुनः पुनरित इतः पुनः सञ्जनवत् सञ्जनवत् पुनरित इतः पुनः सञ्जनवत् सञ्जनवत् सञ्जनवत् पुनः पुनः सञ्जनवदिति सञ्जनवत् पुनः पुनः सञ्जनवदिति सञ्जनवदिति सञ्जनवत् सञ्जनवदिति तन्तमिति सञ्जनवत् सञ्जनवदिति तम् सञ्जनवदिति सम् तन्तमिति तम् देवा देवास्तमिति तम् देवाः देवा देवास्तन्तम् देवास्सगुंसम् देवास्तन्तम् देवासम् देवास्सगुंसम् देवा देवास्समचिन्वन्न चिन्वन् सन् देवा देवास्समचिन्वन् जिन्वन्न चिन्वन् सगो समजन्वन्ततस्ततो जिन्वन् सगो समजन्वन्ततः चिन्वन्ततस्ततो चिन्वन्न चिन्वन्ततो वै वैततो चिन्वन्न चिन्वन्ततो वै वैततस्ततो वैते ते वैततस्ततो वैते वैते ते वै वैत आर्ध्नुमन्नार्ध्नुमन्ते वै वैत आर्ध्नुमन्नार्ध्नुमन्ते समचिन्वन्नार्ध्नमनयत् समचिन्वन् समजन्वन् समजन्मन यद्यत् समजन्वन् तत्तत् समजन्मन यद्यत् समजन्वन् तत् समचिन्वन् तत्तत् समचिन्वन् समचिन्वन् तत् चित्यस्य चित्यस्य तत् समचिन्वन् समचिन्वन् तत् चित्यस्य समचिन्वन्निति सम् अचिन्वन् तच्चित्यस्य चित्यस्य तत्तच्चित्यस्य चित्यत्वम् चित्यत्वम् चित्यस्य तत्तच्चित्यस्य चित्यत्वम् चित्यस्य चित्यत्वम् चित्यत्वम् चित्यस्य चित्यस्य चित्यत्वम् यो यश्चित्यत्वम् चित्यस्य चित्यस्य चित्यत्मय्यः चित्यत्वम् यो यश्चित्यत्वम् चित्यत्वय एवमेवम् यश्चित्यत्वम् चित्यत्वय एवम् चित्यत्वमिति चित्यात्मा एवमेवम् यो य एवम् विद्वान् विद्वानेवम् यो य एवम् विद्वान् विद्वान् विद्वानेवमेवम् विद्वानग्निमग्निम् विद्वानेवमेवम् विद्वानग्निम् विद्वानग्निमग्निम् विद्वान् विद्वानग्निम् चिनुते चिनुते अग्निम् विद्वान् विद्वानग्निम् चिनुते चिनुते चिनुते अग्निमग्निम् चिनुते अर्ध्नोति अर्ध्नोति चिनुते अग्निमग्निम् चिनुत अर्ध्नोति चिनुत अर्ध्नोति चिनुते चिनुत अर्ध्नोत्येवैवर्ध्नोति चिनुते कस्मै कस्मैकमग्निरग्निः कङ्गमग्निश्चीयते जीयते द्भ्यः कङ्गमग्निश्चीयते श्रीयते जीयते अग्निरग्निश्चीयत इति जीयत इत्याहुराहुरिति चीयते जीयत इत्याहुः अग्निवानग्निवानेव भवति भवत्येवाग्निवानग्निवानेव भवति अग्निवानित्यग्निवानेव भवति भवत्येवैव भवति कस्मै कस्मै भवत्येवैव भवति कस्मै कस्मै कङ्गमग्निश्चीयते जीयते अग्निरग्निश्चीयत इत्याहुराहुरिति जीयते जीयत इत्याहुः इत्याहुरा आहुर्दीत्याहुर्देवा देवा आहुर्दीत्याहुर्देवाः देवा देवा आहुराहुर्देवा मा देवा आहुराहुर्देवा मा देवा मा देवा मा वेदनु वेदन् मा देवा देवा मा वेदन् वेदन्निदीति वेदन वेदन्निति वै वा इति वेदनु वेदन्निति वै वा अग्निरग्निर्वा इति वा अग्निरग्निर्वैवा अग्निश्चीयते निर्वैवा अग्निश्चीयते अग्निश्चीयते विदुर्विदश्चीयते श्रीयते विदुर्विदश्चीयते श्रीयते विदुरेणमेनम् श्रीयते विदुरेणम् विदुर्विदुरेणम् देवा देवा एनम् विदुर्विदुरेणम् देवा एनम् देवा एनमेनम् देवा कस्मै कस्मै देवा एनमेनम् देवाः कस्मै कस्मै देवा देवाः कस्मै कङ्कं कस्मै देवा देवाः कस्मै कमग्निरग्निः कङ्कमग्निः अग्निरग्निःकङ्कमग्निश्चीयते अग्निश्चीयते इतीति चीयते अग्निरग्निश्चीयत इति चीयते इत्याहुराहुरिति चीयते इत्याहुराहुरिति अग्निरग्निर्वा इति देवा अग्निः कङ्कमग्निश्चीयते अग्निरग्निर्वा इति देवा अग्निः त्रयः प्राञ्चः प्राञ्चस्त्रयः प्रत्यञ्चः प्रत्यञ्चस्त्रयः प्राञ्चः प्राञ्चस्त्रयः प्रत्यञ्चः प्रत्यञ्च आत्मात्मा प्रत्यञ्चः प्रत्यञ्च आत्मा सप्तमः सप्तम आत्मा प्रत्यञ्चः प्रत्यञ्च आत्मा सप्तमः आत्मा सप्तमः सप्तम आत्मात्मा सप्तम एतावन्त एतावन्तः सप्तम आत्मात्मा सप्तम एतावन्तः सप्तम एतावन्त एतावन्तः सप्तमः सप्तम एतावन्त एवैवैतावन्तः सप्तमः सप्तम एतावन्त एव एतावन्त एवैवैतावन्त एतावन्त एवैनमेनमेवैतावन्त एतावन्त एवैनम् उपजीवन्ति प्रजापतिः प्रजापतिर्जीवन्ति उपजीवन्ति प्रजापतिः धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक्ष्यति धक् सह अधिधक्ष्यतीत्यति धक्ष्यति इमा स इमामिमागुंसस इमामभ्यभीमागुंसस इमामभि अभ्यमृषत् प्रजापतिः प्रजापतिरमृषदभ्या अभ्यमृषत् प्रजापतिः प्रजापतिस्त्वा साधयतु साधयतु त्वा प्रजापतिः प्रजापतिस्त्वा साधयतु साधयतु साधयतु त्वा साधयतु तया तया साधयतु त्वा त्वा साधयतु तया साधयतु तया तया साधयतु साधयतु तया देवतया देवतया तया साधयतु साधयतु तया देवतया देवतया देवतया तया तया देवतयाङ्गिरस्वदङ्गिरस्वद्देवतया तया तया देवतयाङ्गिरस्वदङ्गिरस्वद्देवतया देवतयाङ्गिरस्वध्रुवाध्रुवाङ्गिरस्वद्देवतया ङ്ഗിരസ്വധ്രുവാസീദ്രുവാസീദ്രുവാസീദ്രുവാസീദ്രുവാസീദേതി സീദസീദേതി മാമിമാമിതി സീദസീദേതി മാമിമാമിതി വൈവേ മാമിമാമേ വേഷ്ടകാമിഷ്ടകാമേ വേ മാമിമാമേ വേഷ്ടകാ ष्टकां कृत्वा कृत्वेष्टकामिष्टकां कृत्वोपोपकृत्वेष्टकामिष्टकां कृत्वोपकृत्वा धत्ता धत्तोपकृत्वा धत्ता नतिदाहाया नतिदाहाया धत्तोपोपा धत्ता नतिदाहाया धत्ता नतिदाहाया नतिदाहाया धत्ता धत्ता नतिदाहाय प्रजापतिरणतिदाहाय प्रजापतिरकामयता कामयत प्रजापतिरणतिदाहाय जानतिदाहाय दाहाय प्रजापतिरकामयता अनतिदाहायेत्यनति दाहाय प्रजापतिरकामयता प्रजापतिः प्रजापतिरकामयत प्रप्राकामयत प्रजापतिः प्रजापतिरकामयत प्रजापतिरिति प्रजापतिः कामयत प्रप्राकामयता कामयत प्रजायेय जायेय प्राकामयता कामयत प्रजायेय जायेय प्रजायेयेतीति जायेय प्रजायेयेति जायेयेतीति जायेय जायेयेति सस इति जायेय जायेयेति सः इति सस इति रस एतमेतगो स इति रस एतम् एतमुख्यमेतमुख्यमपश्यदपश्यदुख्यमेतमेतमुख्यमपश्यत् त्रीणि दशदानि शतानि च त्रीणि दशदानि शतानि शतानि च दशदान्यसृजन्ता सृजन्त शतानि शतशतान्यसृजन्त त्रिहं भार्यो भार्यस्त्रियहं तस्मात् त्रियहं भार्यः त्रयहमिति त्रि अहम् प्रैवैव प्रैव जायते जायत एव प्रैव जायते जायते तागुस्ताञ्जायते जायते तान् रुद्रा रुद्रास्ताञ्जायते तान् रुद्राः रुद्रा रुद्रास्तागुस्तान् रुद्रा अब्रुवन्नब्रुवन् रुद्रास्तागुस्तान् रुद्रा अब्रुवन् रुद्रा अब्रुवन्नब्रुवन् रुद्रा रुद्रा अब्रुवन् प्राब्रुवन् रुद्रा रुद्रा अब्रुवन् प्राब्रुवन् प्राब्रुवन्नब्रुवन् प्रयोयं योयं प्राब्रुवन्नब्रुवन् प्रयोयं प्रयोयं योयं प्रयोयमजनिध्वमजनिध्वं योयं प्रयोयमजनिध्वं योयमजनिध्वमजनिध्वं योयं योयमजनिध्वं वयं वयमजनिध्वं योयं योयमजनिध्वं वयं अजनिध्वं वयं वयमजनिध्वमनिध्वं वयं प्रवयमजनिध्वम् अजनिध्वं वयं प्रजायामहे जायामहे प्रजायामः इति जायामहे प्रजायामः इति जायामः इति जायामहे जायामः इति तन्तमिति जायामहे जायामः इति तम् इति तन्तमिति ततगो रुद्रेभ्यो रुद्रेभ्यस्तमिति ततगो रुद्रेभ्यः रुद्रेभ्यो रुद्रेभ्यस्तन्तगो रुद्रेभ्य प्ररुद्रेभ्यस्तन्तगो रुद्रेभ्यः प्ररुद्रेभ्यो रुद्रेभ्यः प्रायच्छन्न यच्छन् प्ररुद्रेभ्यो रुद्रेभ्यः प्रायच्छन् प्रायच्छन्न यच्छन् प्रायच्छन्तं तमयच्छन् प्रायच्छन्तम् अयच्छन्तं तमयच्छन्न यच्छन्तगो षट्छत्तमयच्छन्न यच्छन्तगो षट् षट्षट्टन्तगोषडहान्यः निषट्टन्तगोषडः निषडहान्यः निषट्षडः अन्यभिभरुरभिभरुरः अभिभरुस्तेन तेनाभिभरुरभिभरुस्तेन त्रीणि त्रीणि तेनाभिभरुरभिभरुस्तेन त्रीणि त्रीणि च त्रीणि त्रीणि च शतानि शतानि च त्रीणि त्रीणि च शतानि शतानि चतुशतान्यसृजन्ता सृजन्त शतानि चतुशतान्यसृजन्ता त्रयस्त्रिगुंशतं त्रयस्त्रिगुंशतमसृजन्त शतानि शतान्यसृजन्त त्रयस्त्रिगुंशतम् अब्रुवन् प्राब्रुवन् ब्रुवन्नब्रुवन् प्रयूयम् यूयम् प्राब्रुवन्नब्रुवन् प्रयूयम् प्रयोयम् योयम् प्रप्रयोजमजनिध्वमजनिध्वम् योयम् योयमजनिध्वमजनिध्वम् योयम् योयमजनिध्वम् वयम् वयमजनिध्वम् योयम् योयमजनिध्वम् वयम् जनिध्वम् वयम् वयमजनिध्वमजनिध्वम् वयम् प्रप्रवयमजनिध्वमजनिध्वम् वयम् वयम् प्रप्रवयम् वयम् प्रजायामहे जायामहे प्रवयम् वयम् प्रजायामहे जायामहे जायामहे प्रप्रजायामः इति जायामहे प्रप्रजायामः इति जायामः इति जायामहे जायामः इति तन्तमिति जायामहे जायामः इति तम् इति तन्तमिति तमादित्येभ्य आदित्येभ्यस्तमिति तमादित्येभ्यः तमादित्येभ्य आदित्येभ्यस्तन्तमादित्येभ्यः प्रप्रादित्येभ्यस्तन्तमादित्येभ्यः प्रादित्येभ्यः प्रप्रादित्येभ्य आदित्येभ्यः प्रायच्छन्न यच्छन् प्रादित्येभ्य आदित्येभ्यः प्रायच्छन् प्रायच्छन्न यच्छन् प्रायच्छन्तम् तमयच्छन् प्रायच्छन्तम् यच्छन्तम् तमयच्छन्न यच्छन्तम् द्वादश द्वादश तमयच्छन्न यच्छन्तम् द्वादश द्वादश द्वादशतम् तम् द्वादशाहान्यहानि द्वादशतम् तम् द्वादशाहानि द्वादशाहान्यहानि द्वादश द्वादशाहान्यभिभरुरभिभरुरहानि द्वादश द्वादशाहान्यभिभरुरभिभरुरहान्यान्यभिभरुस्तेन तेनाभिभरुरहान्यभिभरुस्तेन भरुस्तेन तेनाभिभरुरभिभरुस्तेन त्रीणि त्रीणि तेनाभिभरुरभिभरुस्तेन त्रीणि तेन त्रीणि त्रीणि तेन तेन त्रीणि च त्रीणि तेन तेन त्रीणि च त्रीणि त्रीणि दशतानि शतानि च त्रीणि त्रीणि दशतानि शतानि शतानि चतुशतान्यसृजन्ता सृजन्त शतानि च शतान्यसृजन्ता सृजन्ता सृजन्त शतानि शतान्यसृजन्त त्रयस्त्रिगोशतम् त्रयस्त्रिगोशतमसृजन्त शतानि शतान्यसृजन्त त्रयस्त्रिगोशतमसृजन्त त्रयस्त्रिगोशतम् त्रयस्त्रिगोशतमसृजन्ता सृजन्त त्रयस्त्रिगोशतम् च त्रयस्त्रिगोशतमसृजन्ता त्रयस्त्रिगोशतम् च त्रयस्त्रिगोशतम् च त्रयस्त्रिगोशतम् त्रयस्त्रिगोशतम् च तस्मात्तस्मात् च त्रयस्त्रिगोशतम् त्रयस्त्रिगोशतम् च तस्मात् त्रयस्त्रिगोशतमिति त्रयः त्रिगोशतम् तस्मात्तस्मात् च तस्मात् द्वादशाहम् द्वादशाहम् तस्मात् च तस्मात् द्वादशाहम् तस्मात् द्वादशाहम् द्वादशाहम् तस्मात् तस्मात् द्वादशाहम् भार्यो भार्यो तस्मात्तस्मात् द्वादशाहम् भार्यः द्वादशाहम् भार्यो भार्यो द्वादशाहम् द्वादशाहम् भार्य प्रप्रभार्यो द्वादशाहम् द्वादशाहम् भार्य प्रादशाहमिति द्वादशाहम् भार्य प्रप्रभार्यो भार्य प्रैवैव प्रभार्यो भार्य प्रैवैव प्रप्रैव जायते जायत एव प्रप्रैव जायते जायते जायत एवैव जायते तेन तेन जायत एवैव जायते तेन जायते तेन तेन जायते जायते तेन वै वै तेन जायते जायते तेन वै तेन वै वै तेन तेन वै ते ते वै तेन तेन वै ते वै ते ते वै वै ते सहस्रगो सहस्रन्ते वै वै ते सहस्रम् ते सहस्रगो सहस्रन्ते ते सहस्रमसृजन्ता सृजन्त सहस्रन्ते ते सहस्रमसृजन्ता सहस्रमसृजन्ता सृजन्त सहस्रगो सहस्रमसृजन्तोखा मुखामसृजन्त सहस्रगो सहस्रमसृजन्तोखा सृजन्तोखा मुखामसृजन्ता सृजन्तोखा गो सहस्रतमी गो सहस्रतमी मुखामसृजन्ता सृजन्तोखा गो सहस्रतमी मुखा गो सहस्रतमी गो सहस्रतमी मुखा मुखा गो सहस्रतमी यो यः सहस्रतमी मुखा मुखा गो सहस्रतमी यः सहस्रतमी यो यः सहस्रतमी गो सहस्रतमी य एवमेवञ्ज सहस्रतमी गो सहस्रतमी य एवम् सहस्रतमीमिति सहस्रातमी एवमेवञ्ज एव मुख्यमुख्यमेवञ्ज एव मुख्यम् एव मुख्यमुख्यमेवमेव मुख्यगो साहस्रगो साहस्रमुख्यमेवमेव मुख्यगो साहस्रम् मुख्यगो साहस्रगो साहस्रमुख्यमुख्यगो साहस्रम् वेद वेद साहस्रमुख्यमुख्यगो साहस्रम् वेद साहस्रम् वेद वेद साहस्रगो साहस्रम् वेद प्रप्रवेद साहस्रगो साहस्रम् वेद प्रा वेद प्रप्रवेद वेद प्रसहस्रगो सहस्रम् प्रवेद वेद प्रसहस्रम् प्रसहस्रगो सहस्रम् प्रसहस्रम् पशून् पशून् सहस्रम् प्रसहस्रम् पशून् पशून् पशून् सहस्रगो सहस्रम् पशूनाप्नोत्याप्नोति पशून् सहस्रकोसहस्रम् पशूनाप्नोति पशूनाप्नोत्याप्नोति पशून् पशूनाप्नोति यदुषा वै वै यदुषा यदुषा वा एषैषा वै यदुषा यदुषा वा एषा एषैषा वै वा एषा क्रियते क्रियत एषा वै वा एषा क्रियते एषा क्रियते क्रियत एषैषा क्रियते यजुषा यजुषा क्रियत एषैषा क्रियते यजुषा यजुषा यजुषा क्रियते क्रियते यजुषा पच्यते पच्यते यजुषा क्रियते क्रियते यजुषा पच्यते यजुषा पच्यते पच्यते यजुषा यजुषा पच्यते यजुषा यजुषा पच्यते यजुषा यजुषा पच्यते यजुषा पच्यते यजुषा यजुषा पच्यते पच्यते यजुषा विवि यजुषा पच्यते पच्यते यजुषा वि यजुषा विवि यजुषा यजुषा विमुच्यते यजुषा यजुषा विमुच्यते मुच्यते मुच्यते विमुच्यते यद्यन्मुच्यते विमुच्यते यत् मुच्यते यद्यन्मुच्यते मुच्यते यदुखोखा यन्मुच्यते मुच्यते यदुखा यद्यदुखा सा सोखा यद्यदुखा सा वै वै सोखोखा सा वै वै वै सा वा एषैषा वै सा वा एषा वा एषैषा वै वा एषै तर्ह्येतर्ह्येषा वै वा एषै तर्हि ैषैषै तर्हि जातयाम्नि यातयाम्नि एतर्ह्येषैषै तर्हि जातयाम्नि एतर्हि यातयाम्नि यातयाम्न्येतर्ह्येतर्हि यातयाम्नि सा सा यातयाम्न्येतर्ह्येतर्हि यातयाम्नि सायाम्नि सा सा जातयाम्नि यातयाम्नि सानसायातयाम्नि जातयाम्नि साना यातयाम्नि यातायाम्नि सा न पुनः पुनर्न सा न पुनः प्रयुज्या प्रयुज्या पुनर्न पुनः प्रयुज्या प्रयुज्या प्रयुज्या पुनः प्रयुज्येतीति प्रयुज्या प्रयुज्येत्याहुराहृदि प्रयुज्याहुराहृदि त्याहुरग्नेऽग्न आहुरदीत्याहुरग्ने आहुरग्नेऽग्न आहुराहुरग्ने युक्ष्व युक्ष्वाग्न आहुराहुरग्ने युक्ष्वा अग्ने युक्ष्व युक्ष्वाग्नेऽग्ने युक्ष्वाहिः युक्ष्वाग्नेऽग्ने युक्ष्वाहि युक्ष्वाहिः युक्ष्व युक्ष्वाहि ये देहि युक्ष्व युक्ष्वाहि ये ये हिः ये तव तव ये हिः ये तव ये तव तव ये ये तव युक्ष्व युक्ष्व तव ये ये तव युक्ष्वा तव युक्ष्व युक्ष्व तव तव युक्ष्वा हि युक्ष्व तव तव युक्ष्वाहि युक्ष्वाहि युक्ष्व युक्ष्वाहि देवहोतमान् देवहोतमान् हि युक्ष्व युक्ष्वाहि देवहोतमान् देवहोतमान् देवहोतमानु हि देवहोतमागु इति देवहोतमान् हि देवहोतमागु इति देवहोतमागु इति देवहोतमान् देवहोतमागु इत्युखाया मुखायामिति देवहोतमान् देवहोतमागु इत्युखाया देवहोतमानिति ुखायामिति दुःखाया अञ्जुहोति जुहोत्युखायामिति सुखाया अञ्जुहोति सुखाया अञ्जुहोति जुहोत्युखाया मुखाया अञ्जुहोति तेन तेन जुहोत्युखाया मुखाया अञ्जुहोति तेन जुहोति तेन तेन जुहोति जुहोति तेनैवैव तेन जुहोति जुहोति तेनैव तेनैवैव तेन तेनैवैना मे नामेव तेन तेनैवैना मे नाम पुनः पुनरे नामे नाम पुनः प्रप्र पुनरे नामे नाम पुनः प्र प्रप्र पुनः पुनः प्रयुङ्क्ते युङ्क्ते प्रपुनः पुनः प्रयुङ्क्ते प्रयुङ्क्ते युङ्क्ते प्रप्रयुङ्क्ते तेन तेन युङ्क्ते प्रप्रयुङ्क्ते तेन युङ्क्ते तेन तेन युङ्क्ते युङ्क्ते तेन जातयाम्नि यातयाम्नि तेन युङ्क्ते युङ्क्ते तेन जातयाम्नि तेन यातयाम्नि तेन तेनायातयाम्नि यो यो यातयाम्नि तेन तेनायातयाम्नि यातयाम्नि यो यो यातयाम्नि यातयाम्नि यो वै वै यो यातयाम्नि यातयाम्नि यो वै यातयाम्नीत्ययातायाम्नि यो वै वै यो यो वा अग्निमग्निम् वै यो यो वा अग्निम् वा अग्निमग्निम् वै वा अग्नि योगे योगेऽग्निम् वै वा अग्नि अग्नियोगे अग्नियोगे योगे अग्निमग्नियोग आगत आगते योगे अग्निमग्नियोग आगते योग आगत आगते योगे योग आगते युनक्ति युनक्त्यागते योगे योग आगते युनक्ति आगते युनक्ति युनक्त्यागत आगते युनक्ति युङ्के युङ्के युनक्त्यागत आगते युनक्ति युङ्के आगत इत्यागते युनक्ति युङ्के युङ्के युनक्ति युनक्ति युङ्के युञ्जानेषु युञ्जानेषु युङ्के युनक्ति युनक्ति युङ्के युञ्जानेषु युङ्क्ते युञ्जानेषु युञ्जानेषु युङ्क्ते युङ्क्ते युञ्जानेष्वग्नेऽग्ने युञ्जानेषु युङ्क्ते युङ्क्ते युञ्जानेष्वग्ने युञ्जानेष्वग्नेऽग्ने युञ्जानेषु युञ्जानेष्वग्ने युक्ष्वयुक्ष्वाग्ने युञ्जानेषु युञ्जानेष्वग्ने युक्ष्वा अग्ने युक्ष्वयुक्ष्वाग्नेऽग्ने युक्ष्वाहिः युक्ष्वाग्नेऽग्ने युक्ष्वाहि युक्ष्वाहि युक्ष्वयुक्ष्वाहि ये येहि युक्ष्वयुक्ष्वाहि ये येहि ये तव तव ये हि ये तव तव तव ये ये तव युक्ष्वयुक्ष्व तव ये ये तव युक्ष्वा युक्ष्वयुक्ष्व तव तव युक्ष्वाहि युक्ष्वतव तव युक्ष्वाहि युक्ष्वाहि युक्ष्वयुक्ष्वाहि देवहूतमान् देवहूतमानहि युक्ष्वयुक्ष्वाहि देवहूतमान् देवहूतमान् देवहूतमानहिः देवहूतमागु इदीति देवहूतमानहिः देवहूतमागु इति देवहूतमागु इदीति देवहूतमान् देवहूतमागु इत्याह हेति देवहूतमान् देवहूतमागु इत्याह देवहूतमानिति देवहूतमान् आहेदित्याहैष एष आहेदित्याहैषः आहैष एष आह हैषः आह हैष वै वा एष एष वा अग्नेरग्नेर्वा एष एष वा अग्ने वा अग्नेरग्नेर्वै वा अग्नेर्योगो योगोऽग्नेर्वै वा अग्नेर्योगः अग्नेर्योगो योगोऽग्नेरग्नेर्योगस्तेन तेन योगोऽग्नेरग्नेर्योगस्तेन योगस्तेन तेन योगो योगस्तेनैवैव तेन योगो योगस्तेनैव तेनैवैव तेन तेनैवैनमेनमेव तेन तेनैवैनम् एवैनमेनमेवैवैनं युनक्ति युनक्त्येनमेवैवैनं युनक्ति युनक्ति युनक्त्येनमेनं युनक्ति युङ्के युङ्के युनक्त्येनमेनं युनक्ति युङ्के युनक्ति युङ्के युङ्के युनक्ति युनक्ति युङ्के युञ्जानेषु युञ्जानेषु युङ्क्ते युनक्ति युनक्ति युङ्क्ते युञ्जानेषु युङ्क्ते युञ्जानेषु युञ्जानेषु युङ्क्ते युङ्के युञ्जानेषु ब्रह्मवादिनो ब्रह्मवादिनो युञ्जानेषु युङ्क्ते युङ्क्ते युञ्जानेषु ब्रह्मवादिनः युञ्जानेषु ब्रह्मवादिनो ब्रह्मवादिनो युञ्जानेषु युञ्जानेषु ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो युञ्जानेषु युञ्जानेषु ब्रह्मवादिनो वदन्ति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति न्यङ् वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति न्यङ् ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति वदन्ति न्यङ् अग्निरग्निर्न्यङ् वदन्ति वदन्ति न्यङ् अग्निरग्निर्न्यङ् अग्निश्चेतव्या अग्निर्न्या अन्यङ् अग्निश्चेतव्या अग्निश्चेतव्या अग्निरग्निश्चेतव्या उत्ताना उत्ताना अग्निरग्निश्चेतव्या उत्ताना चेतव्या उत्थाना उत्थानाश्चेतव्याश्चेतव्या उत्थाना इदित्युत्थानाश्चेतव्याश्चेतव्या उत्थाना इति वयसां वयसामित्युक्ताना उत्थाना इति वयसाना इत्युदताना इति वयसां वयसामिति वयसा वयसाम् वै वै वयसामिति वयसाम् वै वयसाम् वै वै वयसाम् वयसाम् वा एष एष वै वयसाम् वयसाम् वा एषः एष एष वै वा एष प्रतिमया एष प्रतिमया प्रतिमयैष एष प्रतिमया चीयते चीयते प्रतिमयैष एष प्रतिमया चीयते प्रतिमया चीयते चीयते प्रतिमया प्रतिमया चीयते यद्यच्चीयते प्रतिमया प्रतिमया चीयते यत् प्रतिमयेति प्रतिमया चीयते यद्यच्चीयते चीयते यदग्निरग्निर्यच्चीयते चीयते यदग्नि यदग्निरग्निर्यद्यदग्निर्यद्यदग्निर्यद्यदग्निर्यत् ृष्टितश्चिनुयाच्छिनुयात्पृष्टित एनमेनम् पृष्टितश्चिनुयाच्छिनुयात्पृष्टित एनम् पृष्टित एनमेनम् पृष्टितः पृष्टित एनमाहुतय आहुतय एनम् पृष्टित पृष्टित एनमाहुतयः एनमाहुतय आहुतय एनमेनमाहुतय अर्च्छेयुरुच्छेयुराहुतय एनमेनमाहुतय अर्च्छेयुः आहुतय अर्च्छेयुरुच्छेयुराहुतय आहुतय अर्च्छेयुर्यद्यदृच्छेयुराहुतय आहुतय अर्च्छेयुर्यत् आहुतय इत्याहुतयः अर्च्छेयुर्यद्यदृच्छेयुरुच्छेयुर्यदुत्तानमुत्तानै यदृच्छेयुरुच्छेयुर्यदुत्तानम् यदुत्तानम् सुवर्ग्यस्य भवति भवत्यस्य सुवर्ग्यस्य सुवर्ग्योऽस्य भवति स्वर्ग्य इति सुवाह्य अस्य भवति भवत्यस्यास्य भवति सौर्या सौर्या भवत्यस्यास्य भवति सौर्या सौर्या सौर्या भवति भवति सौर्या जुहोति जुहोति सौर्या भवति भवति सौर्या जुहोति सौर्या जुहोति जुहोति सौर्या सौर्या जुहोति चक्षुश्चक्षुर्जुहोति सौर्या सौर्या जुहोति चक्षुः जुहोति चक्षुश्चक्षुर्जुहोति जुहोति चक्षुरेवैव चक्षुर्जुहोति जुहोति चक्षुरेव चक्षुरेवैव चक्षुश्चक्षुरेवास्मिन्नस्मिन्नेव चक्षुश्चक्षुरेवास्मिन्नेवास्मिन्नस्मिन्नेवैवास्मिन् प्रति प्रत्यस्मिन्नेवैवास्मिन् प्रति प्रत्यस्मिन्नस्मिन् प्रति दधाति दधाति प्रत्यस्मिन्नस्मिन् प्रति दधाति प्रति दधाति दधाति प्रति प्रति दधाति द्विर्द्वर्दधाति प्रति प्रति दधाति द्विः द्विर्द्वर्दधाति दधाति द्विर्जुहोति जुहोति द्विर्दधाति दधाति द्विर्जुहोति द्विर्जुहोति जुहोति द्विर्द्वर्जुहोति द्वे द्वे जुहोति द्विर्द्वर्जुहोति द्वे द्वे द्वे जुहोति जुहोति द्वेहि द्वे जुहोति जुहोति द्वेहि द्वेहि द्वे द्वेहि चक्षुषि चक्षुषि द्वे द्वेहि चक्षुषि चक्षुषि चक्षुषि चक्षुषि समान्या समान्या चक्षुषि चक्षुषि समान्या चक्षुषि समान्या समान्या चक्षुषि चक्षुषि समान्या जुहोति जुहोति समान्या चक्षुषि चक्षुषि समान्या जुहोति चक्षुषि इति चक्षुषि समान्या जुहोति जुहोति समान्या समान्या जुहोति समानको समानं जुहोति समान्या समान्या जुहोति समानं जुहोति समानको समानं जुहोति जुहोति समानको हि समानं जुहोति जुहोति समानको हि समानको हि समानको समानको हि चक्षुश्चक्षुरहि समानको समानको हि चक्षुः चक्षुश्चक्षुरहि चक्षुः समृद्धि समृद्धि चक्षुरहि चक्षुः समृद्धि समृद्धि समृद्धि चक्षुश्चक्षुः समृद्धि देवासुरा देवासुराः समृद्धि चक्षुश्चक्षुः समृद्धि देवासुराः समृद्धि देवासुरा देवासुराः समृद्धि समृद्धि देवासुराः संयत्ता संयत्ता देवासुराः समृद्धि समृद्धि देवासुराः संयत्ताः देवासुराः संयत्ताः संयत्ता देवासुरा देवासुराः संयत्ता आसन्नासन् संयत्ता देवासुरा देवासुराः संयत्ता आसन् देवासुरा इति देवा असुरा संयत्ता आसन्नासन् संयत्ता संयत्ता आसन्देत आसन् संयत्ता संयत्ता आसन्दे संयत्ता इति सं सन्ते आसन्ना सन्ते वामं वामन्त आसन्ना सन्ते वामम् वामं वामन्ते ते वामं वसु वसु वामन्ते ते वामं वसु वामं वसु वसु वामं वामं वसु सगुंसं वसु वामं वामं वसु सं वसु सगुंसं वसु वसु सन्निधि सं वसु वसु सन्नि सन्निनि सगुंसन्य दधता दधत नि सगुंसन्य दधता तदेवा देवास्तदधता दधतदेवाः देवा देवास्तत्तद्देवा वामभृता वामभृता देवास्तत्तद्देवा वामभृता देवा वामभृता वामभृता देवा देवा वामभृता वृञ्जता वृञ्जत वामभृता देवा देवा वामभृता वृञ्जता वामभृता वृञ्जता वृञ्जत वामभृता वामभृता वृञ्जत तत्तद वृञ्जत वामभृता वामभृता वृञ्जत तत् वामभृते देवाम ृता वृञ्जत तत्तद वृञ्जता वृञ्जत तत्त्वामभृतो वामभृतस्तद वृञ्जता वृञ्जत तत्त्वामभृतः तद्वामभृतो वामभृतस्तत्तद्वामभृतो वामभृत्वं वामभृत्वं वामभृतस्तत्तद्वामभृतो वामभृत्वम् वामभृतो वामभृत्वं वामभृत्वं वामभृतो वामभृतो वामभृत्वं यद्यद्वामभृत्वं वामभृतो वामभृतो वामभृत्वं यत् वामभृत इति वामभृतः वामभृत्वं वामभृत्वं यद्वामभृतं वामभृतं यद्वामभृत्वं वामभृत्वं यद्वामभृतम् वामभृत्वमिति वामभृतत्वम् यद्वामभृतं वामभृतं यद्यद्वामभृतमुपदधात्युपदधाति वामभृतं यद्यद्वामभृतमुपदधाति वामभृतमुपदधात्युपदधाति वामभृतं वामभृतमुपदधाति वामं वाममुपदधाति वामभृतं वामभृतमुपदधाति वामम् वामभृतमिति वामभृतम् दधाति वामं वाममुपदधात्युपदधाति वाममे वाममुपदधात्युपदधाति वाम वाममेव दधातीत्युप दधाति वाममेवैव वामम् वाममेव तया तयैव वामम् वाममेव तया तयैवैव तया वसु वसु तयैवैव तया वसु तया वसु वसु तया तया वसु यजमानो यजमानो वसुतया तया वसु यजमानः यजमानो यजमानो वसु वसु यजमानो भ्रातृव्यस्य भ्रातृव्यस्य यजमानो वसु वसु यजमानो भ्रातृव्यस्य यजमानो भ्रातृव्यस्य भ्रातृव्यस्य यजमानो यजमानो भ्रातृव्यस्य वृङ्गे वृङ्गे भ्रातृव्यस्य यजमानो यजमानो भ्रातृव्यस्य वृङ्गे भ्रातृव्यस्य वृङ्गे वृङ्गे भ्रातृव्यस्य भ्रातृव्यस्य वृङ्गे हिरण्यमूर्ध्नि हिरण्यमूर्ध्नि वृङ्गे भ्रातृव्यस्य भ्रातृव्यस्य वृङ्गे हिरण्यमूर्ध्नि हिरण्यमूर्ध्नि हिरण्यमूर्ध्नि वृङ्गे वृङ्गे हिरण्यमूर्ध्नि भवति भवति हिरण्यमूर्ध्नि वृङ्गे वृङ्गे हिरण्यमूर्ध्नि भवति हिरण्यमूर्ध्नि भवति भवति हिरण्यमूर्ध्नि हिरण्यमूर्ध्नि भवति ज्योतिर्ज्योतिर्भवति हिरण्यमूर्ध्नि हिरण्यमूर्ध्नि भवति ज्योतिः हिरण्यमूर्ध्नि हिरण्यमूर्ध्नि ज्योतिर्ज्योतिर्भवति भवति ज्योतिर्वै वै ज्योतिर्भवति भवति ज्योतिर्वै ज्योतिर्वै वै ज्योतिर्ज्योतिर्वै हिरण्यगो हिरण्यं वै ज्योतिर्ज्योतिर्वै हिरण्यो वै हिरण्यगो हिरण्यं वै वै हिरण्यं ज्योतिर्ज्योतिर्हिरण्यं वै वै हिरण्यं ज्योतिः हिरण्यं ज्योतिर्ज्योतिर्हिरण्यगो हिरण्यं ज्योतिर्वामं वामं ज्योतिर्हिरण्यगो हिरण्यं ज्योतिर्वामं ज्योतिर्वामं वामं ज्योतिर्ज्योतिर्वामं ज्योतिषा ज्योतिषा वामं ज्योतिर्ज्योतिर्वामं ज्योतिषा वामं ज्योतिषा ज्योतिषा वामं वामं ज्योतिषैवैव ज्योतिषा वामं वामं ज्योतिषैव ज्योतिषैवैव ज्योतिषा ज्योतिषैवास्यास्यैव ज्योतिषा ज्योतिषैवास्यैवास्यास्यैवैवास्य ज्योतिर्ज्योतिरस्यैवैवास्य ज्योतिः ज्योतिर्ज्योतिरस्यास्य ज्योतिर्वामं वामं ज्योतिरस्यास्य ज्योतिर्वामं ज्योतिर्वामं वामं ज्योतिर्ज्योतिर्वामं वृङ्गे वृङ्गे वामं ज्योतिर्ज्योतिर्वामं वृङ्गे वामं वृङ्गे वृङ्गे वामं वामं वृङ्गे द्वियजुर्द्वियजुर्वृङ्गे वामं वामं वृङ्गे द्वियजुः वृङ्गे द्वियजुर्द्वियजुर्वृङ्गे वृङ्गे द्वियजुर्भवति भवति द्वियजुर्वृङ्गे वृङ्गे द्वियजुर्भवति यजुर्भवति भवति द्वियजुर्द्वियजुर्भवति प्रतिष्ठित्यै प्रतिष्ठित्यै भवति द्वियजुर्द्वियजुर्भवति प्रतिष्ठित्यै द्वियजुरिति द्वियजुः प्रतिष्ठित्यै प्रतिष्ठित्यै भवति भवति प्रतिष्ठित्यै प्रतिष्ठित्या इति प्रतिष्ठित्यै आपो वर्णस्य वर्णस्याप आपो वर्णस्य पत्नयः पत्नयो वरुणस्याप आपो वर्णस्य पत्नयः वरुणस्य पत्नयः पत्नयो वरुणस्य वरुणस्य पत्नय आसन्नासन् पत्नयो वरुणस्य वरुणस्य पत्नय आसन् पत्नय आसन्नासन् पत्नयः पत्नय आसन्तास्ता आसन् पत्नयः पत्नय आसन्ता आसन्तास्ता आसन्नासन्ता अग्निरग्निस्ता आसन्नासन्ता अग्निः अग्निरग्निस्तास्ता अग्निरभ्याग्निस्तास्ता अग्निरभि अग्निरभ्या अभ्यग्निरग्निरभ्यध्यायदध्यायदभ्यग्निरग्निरभ्यध्यायद अभ्यध्यायदध्यायदभ्या अभ्यध्यायत्तास्ता अध्यायदभ्या अभ्यध्यायत्तायत्तास्ता अध्यायदध्यायत्तासगुसन्ता अध्यायदध्यायत्तासम् आसगुसन्तास्तासमभवदभवत्सन्तास्तासमभवतु तस्य रेतो रेतस्तस्य तस्य रेतः परा परा रेतस्तस्य तस्य रेतः परा रेतः परा परा रेतो रेतः परा पतदप तत्परा रेतो रेतः परा पतत् परा पतदप तत्परा परा पतत्तत्तदप तत्परा परा पतत्तत् तदियमियं तदप तदप तत्तदियं तदियमभवद भवदियं तत्तदियमभवत् भवद्यद्यत भवद भवद्यद्वितीयं द्वितीयं यद भवद भवद्यद्वितीयं यद्वितीयं द्वितीयं यद्यद्वितीयं परापतत् परापतद्वितीयम् द्वितीयम् परापतत् परापतत् द्वितीयम् द्वितीयम् परापतत्तत्तत् परापतत् द्वितीयम् द्वितीयम् परापतत्तत् परापतत्तत् परापतत् परापतत्तदसा भवद भवदसा वसाव भवदियमियम भवदसा वसाव भवदियम् भवदियमियम भवद भवदियम् वै वा इयम भवद भवदियम् वै इयम् वै वा इयमियम् वै विराट् विराट् वा इयमियम् वै विराट् विराट् विराट् वै वै विराटसा वसौ विराट् वै वै विराटसौ विराटसा वसौ विराट् विराटसौ स्वराट् स्वराटसौ विराट् विराटसौ स्वराट् विराटिति विराट् असौ स्वराट् स्वराटसा वसौ स्वराट् यद्यत् स्वराटसा वसौ स्वराट्यत् विराजोऽयत्स्वराट्यद्विराजोऽयद्यद्विराजावपदधाति विराजौ विराजावपदधाति मे इमे उपदधाति विराजौ विराजावपदधाति मे राजाभिधिवि मे इमे उपदधात्युपदधाति मे एवैवे मे उपदधात्युपदधाति मे एव उपदधातीत्युपदधाति इमे एवैवे मे इमे एवोपोपैवे मे इमे एवोप एवोपोपैवैवोपधत्ते धत्त उपैवैवोपधत्ते धत्ते यद्यद्धत्ते धत्ते यद्वै वै यद्धत्ते धत्ते यद्वै वै असा वसौ वै वा असौ रे तो रे तोऽसौ वै वा असौ रे तः सिञ्चति सिञ्चति रे तो रे तः सिञ्चति तत्तत् सिञ्चति रे तो रे तः सिञ्चति तत् सिञ्चति तत्तत् सिञ्चति सिञ्चति तदस्यामस्यां तत् सिञ्चति सिञ्चति तदस्यां प्रति प्रत्यस्यां तत्तदस्यां प्रति प्रत्यस्यामस्यां प्रतिष्ठति तिष्ठति प्रत्यस्यामस्यां प्रतिष्ठति प्रतिष्ठति तत् प्रदत्तत्प्रैवैदायते प्रदत्तत्प्रजायते जायते तास्ता जायते जायते ता ओषधय ओषधयस्ता जायते जायते ता ओषधयः ओषधय ओषधयस्तास्ता ओषधयो विरुध विरुध ओषधयस्ता ओषधयो विरुध विरुध ओषधय ओषधयो विरुध भवन्ति विरुध ओषधय ओषधयो विरुध भवन्ति विरुध विरुध भवन्तितास्ता भवन्ति विरुध विरुध भवन्तिता भवन्तितास्ता भवन्ति भवन्तिता अग्निरग्निस्ता भवन्ति भवन्तिता अग्निः अग्निरग्निस्तास्ता अग्निरत्यत्यग्निस्तास्ता यो यो अग्निरग्निरत्यः यो योत्यत्य एवमेवं यो य एवं वेद वेदैवं यो य एवं वेद एवं वेद वेदैवमेवं वेद प्रप्रवेदैवमेवं वेद प्रा वेद प्रप्रवेद वेद प्रैवैव प्रवेद वेद प्रैव प्रैवैव प्रप्रैव जायते जायत एव प्रप्रैव जायते एव जायते जायत एवैव जायते नादो नादो जायत एवैव जायते नादः जायते नादो नादो जायते जायते नादो भवति भवत्यन्नादो जायते जायते नादो भवति नादो भवति भवत्यन्नादो उन्नादो भवति यो यो भवत्यन्नादो उन्नादो भवति यः नाद इत्यन्नादः भवति यो यो भवति भवति यो रेतस्वी रेतस्वी यो भवति भवति यो रेतस्वी रेतस्वी रेतस्वी यो यो रेतस्वी स्यात् स्यात् रेतस्वी रेतस्वी स्यात् प्रथमायाम् प्रथमायाग स्यात् रेतस्वी स्यात् प्रथमायाम् प्रथमायान्तस्य तस्य प्रथमायाम् प्रथमायान्तस्य चित्यान्तस्य प्रथमायाम् प्रथमायान्तस्य चित्यामुभे उभे चित्यान्चित्यामुभे उपोपोभे चित्यान्चित्यामुभे उपोभे उपोपोभे उभे उपदध्याद्दध्यादुपोभे उभे उपदध्याभे इत्युभे उपदध्याद्दध्यादुपोपदध्यादिमे इमे दध्यादुपोपदध्यादिमे दध्यादिमे इमे दध्याद्दध्यादिमे एवैवे मे दध्याद्दध्यादिमे एवा एवैवे मे इमे एवास्मा अस्मा एवे मे इमे एवास्मै इमे इति मे आस्मा अस्मा एवैवास्मै समीची समीची अस्मा एवैवास्मै समीची अस्मै समीची समीची अस्मा अस्मै समीची रेतो रेतः समीची अस्मा अस्मै समीची रेतः समीची रेतो रेतः समीची समीची रेतस्यञ्चतः सिञ्चतो रेतः समीची समीची रेतस्यञ्चतः समीची इति समीची रेतस्यञ्चतः सिञ्चतो रेतो रेतस्यञ्चतो यो यस्यञ्चतो रेतो रेतस्यञ्चतो यः सिञ्चतो यो यस्यञ्चतः सिञ्चतो यस्सिक्तरेतास्सिक्तरेता यस्यञ्चतः सिञ्चतो यस्सिक्तरेताः यस्सिक्तरेतास्सिक्तरेता यो यस्सिक्तरेता स्यात् स्यात् सिक्तरेता यो यस्सिक्तरेता सिक्तरेता स्यात् स्यात् सिक्तरेता सिक्तरेता स्यात् प्रथमायाम् प्रथमायागस्यात् सिक्तरेता सिक्तरेता स्यात् प्रथमायाम् सिक्तरेता इति सिक्तरेताः स्यात् प्रथमायाम् प्रथमायागस्यात् स्यात् प्रथमायाम् तस्य तस्य प्रथमायागस्यात् स्यात् प्रथमायाम् तस्य प्रथमायान्तस्य तस्य प्रथमायाम् प्रथमायान्तस्य चित्यान्चित्यान्तस्य प्रथमायाम् प्रथमायान्तस्य चित्यान्तस्य चित्यान्चित्यान्तस्य तस्य चित्यामन्यामन्यान्चित्यान्तस्य तस्य संवत्सरमिति सरम् नकं कन्नन कञ्चन जन कन्नन कञ्चन जन जन कङ्कञ्चन प्रत्यवरोहे प्रत्यवरोहे जन कङ्कञ्चन प्रत्यवरोहे जन प्रत्यवरोहे प्रत्यवरोहे जन जन प्रत्यवरोहे नन प्रत्यवरोहे जन जन प्रत्यवरोहे न प्रत्यवरोहे नन प्रत्यवरोहे प्रत्यवरोहे नहि न प्रत्यवरोहे प्रत्यवरोहे नहि प्रत्यवरोहे दिदि प्रति अवरोहे न नहि मे इमे हि न नहि मे इमे इमे हि मे कङ्किमे हि मे इमे कङ्कमिमे इमे कञ्चन जनकमिमे इमे कञ्चन इमे इति मे कञ्चन जनकं कञ्चन प्रत्यवरोहतः प्रत्यवरोहतश्चन कङ्कञ्चन प्रत्यवरोहतः चन प्रत्यवरोहतः प्रत्यवरोहतश्चन जन प्रत्यवरोहतस्तत्तत्प्रत्यवरोहतश्चन जन प्रत्यवरोहतस्तत् प्रत्यवरोहतस्तत्तत्प्रत्यवरोहतः प्रत्यवरोहतस्तदेन योरेण योस्तत्प्रत्यवरोहतः प्रत्यवरोहतस्तदेन यो प्रत्यवरोहत इति प्रति अवरोहतः तदेन योरेण योस्तत्तदेन योर्व्रतम् व्रतमेन योस्तत्तदेन योर्व्रतम् येन योर्व्रतम् व्रतमेन योरेण योर्व्रतं यो यो व्रतमेन योरेण योर्व्रतं यः व्रतं यो वै वै यो व्रतं व्रतं यो वै यो वै यो वा अपशीरुषाणमपशीरुषाणं वै यो यो वा अपशीरुषाणं वा अपशीरुषाणमपशीरुषाणं वै वा अपशीरुषाणमग्निमग्निमपशीरुषाणं वै वा अपशीरुषाणमग्निमपशीरुषाणमग्निमग्निमपशीरुषाणमपशीरुषाणमग्निं चिनुते चिनुते अग्निमपशीरुषाणमपशीरुषाणमग्निं चिनुते शीरुषाणमित्यपशीरुषाणम् अग्निं चिनुते चिनुते एग्निमग्निं चिनुते पशीरुषा पशीरुषा चिनुते एग्निमग्निं चिनुते पशीरुषा ते पशीरुषा पशीरुषा चिनुते चिनुते पशीरुषामुष्मिन्नमुष्मिन्नपशीरुषा चिनुते चिनुते पशीरुषामुष्मिन्नमुष्मिन्नपशीरुषा पशीरुषामुष्मिन् लोके लोके मुष्मिन्नपशीरुषा पशीरुषामुष्मिन् लोके पशीरुषेत्यप मुष्मिन् लोके लोके मुष्मिन्नमुष्मिन् लोके भवति भवति लोके मुष्मिन्नमुष्मिन् लोके भवति लोके भवति भवति लोके लोके भवति यो यो भवति लोके लोके भवति यः यो यो भवति भवति यस्य शीर्षाणगो सशीर्षाणयो भवति भवति यस्य शीर्षाणम् यस्य शीर्षाणगो सशीर्षाणयो यस्य शीर्षाणं जनते जनते सशीर्षाणयो यस्य शीर्षाणं जनते शीर्षाणं चिनुते चिनुते सशीर्षाणगो सशीर्षाणं चिनुते सशीर्षा सशीर्षा चिनुते सशीर्षाणगो सशीर्षाणं चिनुते सशीर्षाणमिति सा शीर्षाणं चिनुते सशीर्षा सशीर्षा चिनुते चिनुते सशीर्षामुष्मिन्नमुष्मिन् सशीर्षा चिनुते चिनुते सशीर्षामुष्मिन् सशीर्षामुष्मिन्नमुष्मिन् सशीर्षा सशीर्षामुष्मिन् लोके लोके मुष्मिन् सशीर्षामुष्मिन् लोके नमस्मिन् लोके लोके मुष्मिन् नमस्मिन् लोके भवति भवति लोके मुष्मिन् नमस्मिन् लोके भवति लोके भवति भवति लोके लोके भवति चित्तं चित्तिं भवति लोके लोके भवति चित्तिं भवति चित्तिं चित्तिं भवति भवति चित्तिं जहामि जहामि चित्तिं भवति भवति चित्तिं जहामि चित्तिं जहामि जहामि चित्तिं चित्तिं जहामि मनसा मनसा जहामि चित्तिं चित्तिं जहामि मनसा मनसा जुहोमि जुहोमि मनसा कृतेन कृतेन मनसा जुहोमि जुहोमि मनसा कृतेन मनसा कृतेन कृतेन मनसा मनसा कृतेन यथा यथा कृतेन मनसा मनसा कृतेन यथा कृतेन यथा यथा कृतेन कृतेन यथा देवा देवा यथा कृतेन कृतेन यथा देवा यथा देवा देवा यथा यथा देवा इहेह देवा यथा यथा देवा इहा देवा इहेह देवा देवा इहा गमन्ना गमन्निह देवा देवा इह यागमन्नो यागमन्नागमन् निहेहागमनु वीतिहोत्रा वीतिहोत्रा आगमन् निहेहागमनु वीतिहोत्रा आगमनु वीतिहोत्रा वीतिहोत्रा आगमन्नागमनु वीतिहोत्रा अर्धावृत अर्धावृतो वीतिहोत्रा आगमन्नागमनु वीतिहोत्रा अर्धावृतः आगमन्नित्यागमन् वीतिहोत्रा अर्धावृत अर्धावृतो वीतिहोत्रा वीतिहोत्रा अर्धावृतः समुद्रस्य समुद्रस्यर्धावृतो वीतिहोत्रा वीतिहोत्रा अर्धावृतः समुद्रस्य वीतिहोत्रा इति वीतिहोत्राः अर्धावृतः समुद्रस्य समुद्रस्यर्धावृत अर्धावृतः समुद्रस्य वयुनस्य वयुनस्य समुद्रस्यर्धावृत अर्धावृतः समुद्रस्य वयुनस्य वृधः समुद्रस्य वयुनस्य वयुनस्य समुद्रस्य समुद्रस्य वयुनस्य पद्मन् पद्मन् वयुनस्य समुद्रस्य समुद्रस्य वयुनस्य पद्मन् वयुनस्य पद्मन् पद्मन् वयुनस्य वयुनस्य पद्मन् जुहोमि जुहोमि पद्मन् वयुनस्य वयुनस्य पद्मन् जुहोमि पद्मन् जुहोमि जुहोमि पद्मन् पद्मन् जुहोमि विश्वकर्मणे विश्वकर्मणे जुहोमि पद्मन् पद्मन् जुहोमि विश्वकर्मणे जुहोमि विश्वकर्मणे विश्वकर्मणे जुहोमि जुहोमि विश्वकर्मणे विश्वा विश्वा विश्वकर्मणे जुहोमि जुहोमि विश्वकर्मणे विश्वा विश्वकर्मणे विश्वा विश्वा विश्वकर्मणे विश्वकर्मणे विश्वाहा विश्वा विश्वकर्मणे विश्वकर्मणे विश्वाहा विश्वकर्मण इति विश्वा कर्मणे विश्वाहा विश्वा विश्वाहामर्त्यमर्त्यमहा विश्वा विश्वाहामर्त्यम् महामर्त्यमर्त्यममाहामर्त्यगो हविर्हविरमर्त्यमहामर्त्यगो हविः मर्त्यगो हविर्हविरमर्त्यममर्त्यगो हविरिदेति हविरमर्त्यममर्त्यगो हविरिति हविरिदेति हविर्हविरिति स्वयमातृण्णागि स्वयमातृण्णामिति हविर्हविरिति स्वयमातृण्णा स्वयमातृण्णागि स्वयमातृण्णामिदेति स्वयमातृण्णामुपधायोपधाय स्वयमातृण्णामिदेति स्वयमातृण्णामुपधाय स्वयमातृण्णामुपधायोपधाय स्वयमातृण्णागि स्वयमातृण्णामुपधाय जुहोति जुहोत्युपधाय स्वयमातृण्णागि स्वयमातृण्णामुपधाय जुहोति स्वयमातृण्णामिति स्वयम् जुहोति जुहोत्युपधायोपधाय जुहोत्येतदेतज्जुहोत्युपधायोपधाय जुहोत्येतदेत्युपधाय जुहोत्येतदेतज्जुहोति जुहोत्येतद्वै वा एतज्जुहोति जुहोत्येतद्वै एतद्वै वा एतदेतद्वा अग्नेरग्नेर्वा एतदेतद्वा अग्ने अग्नेरग्नेर्वै वा अग्नेशिरशिरोऽग्नेर्वै वा अग्नेशिरः ृषाणकोऽशीर्षाणकोऽशीर्षाणकोऽशिरोऽग्नेरग्नेश्चिरःसशीर्षाणकोऽशीर्षाणकोऽशीर्षाणकोऽशिरःशिरःशीर्षाणमेवैव दशीर्षाणकोऽशीर्षाणमेवाग्निमग्निमेव ैवाग्निमग्निमेवैवाग्निञ्चनुते सशीर्षा सशीर्षा चिनुते अग्निमग्निञ्चनुते सशीर्षा सशीर्षा सशीर्षा चिनुते जनुते सशीर्षामुष्मिन्नमुष्मिन् सशीर्षा चिनुते जनुते सशीर्षामुष्मिन्नो सशीर्षामुष्मिन्नमुष्मिन् सशीर्षा सशीर्षामुष्मिन् देवी लोकेऽमुष्मिन् सशीर्षा सशीर्षामुष्मिन् लोके ोके लोके मुष्मिन्नमुष्मिन् लोके भवति भवति लोके मुष्मिन्नमुष्मिन् लोके भवति लोके भवति भवति लोके लोके भवति यो यो भवति लोके लोके भवति यः यो यो भवति भवति य एवमेवं यो भवति भवति य एवं य एवमेवं यो य एवं वेद वेदैवं यो य एवं वेद एवं वेद वेदैवमेवं वेद स्वर्गाय स्वर्गाय वेदैवमेवं वेद स्वर्गाय वेद सुवर्गाय सुवर्गाय वेद वेद सुवर्गाय वै वै सुवर्गाय वेद वेद सुवर्गाय वै सुवर्गाय वै वै सुवर्गाय सुवर्गाय वा एष वै सुवर्गाय सुवर्गाय वा एषः सुवर्गायेति सुवाहाया एष वै वा एष लोकाय लोकायैष वै वा एष लोकाय एष लोकाय लोकायैष एष लोकाय चीयते चीयते लोकायैष एष लोकाय चीयते लोका लोकाय चीयते चीयते लोकाय लोकाय चीयते यद्यच्छीयते लोकाय लोकाय चीयते यत् रग्निर्यद्यदग्निस्तस्य तस्याग्निर्यद्यदग्निस्तस्य यद्यत्तस्य यद्यत्तस्य तस्य यदयथा पूर्वम् यथा पूर्वम् यत्तस्य तस्य यदयथा पूर्वम् यदयथा पूर्वम् यथा पूर्वम् यद्यदयथा पूर्वम् क्रियते क्रियते यथा पूर्वम् यद्यदयथा पूर्वम् क्रियते यथा पूर्वम् क्रियते क्रियते यथा पूर्वम् यथा पूर्वम् क्रियते सुवर्ग्यमसुवर्ग्यम् क्रियते यथा पूर्वम् यथा पूर्वम् क्रियते सुवर्ग्यम् अयथा पूर्वमित्ययथा पूर्वम् क्रियते सुवर्ग्यमसुवर्ग्यम् क्रियते क्रियते सुवर्ग्यमस्यास्यासुवर्ग्यम् क्रियते क्रियते सुवर्ग्यमस्यासुवर्ग्यमस्यास्यासुवर्ग्यमसुवर्ग्यमस्य तत्तदस्यासुवर्ग्यमसुवर्ग्यमस्य तत् असुवर्ग्यमित्यसुवः अस्य तत्तदस्यास्य तत्सुवर्ग्यस्तदस्यास्य तत्सुवर्ग्यस्तत्तत्सुवर्ग्यो उपधत्ते प्राञ्चं प्राञ्चं धत्त उपोपधत्ते प्राञ्चं धत्ते प्राञ्चम् प्राञ्चम् धत्ते धत्ते प्राञ्चमेनमेनम् प्राञ्चम् धत्ते धत्ते प्राञ्चमेनम् प्राञ्चमेनमेनम् प्राञ्चम् प्राञ्चमेनम् चिनुते चिनुत एनम् प्राञ्चम् प्राञ्चमेनम् चिनुते एनम् चिनुते चिनुत एनमेनम् चिनुते सुवर्ग्यः सुवर्ग्यश्चिनुत एनमेनम् चिनुते सुवर्ग्या सुवर्ग्यः सुवर्ग्यश्चिनुते चिनुते सुवर्ग्यो स्यास्य सुवर्ग्यश्चिनुते चिनुते सुवर्ग्यो स्या स्यास्य सुवर्ग्यः सुवर्ग्योऽस्य भवति भवत्यस्य सुवर्ग्यः सुवर्ग्योऽस्य भवति वर्ग्य इति सुवाह्यः भवति भवत्यस्यास्य भवति भवतीति भवति विश्वकर्मा दिशाम् दिशाम् विश्वकर्मा विश्वकर्मा दिशाम् पतिष्पदर्दिशाम् विश्वकर्मा विश्वकर्मा दिशाम् पतिः विश्वकर्मेति विश्वकर्मा दिशाम् पतिष्पदर्दिशाम् दिशाम् पतिः सपदर्दिशाम् दिशाम् पतिः सः सपदिष्पतिः स नो नः सपदिष्पतिः स नः नो नः सनः पशोन् पशोन्नः सनः पशोन् पशोन् पशोन्नो नः पशोन् पातु पातु पशोन्नो नः पशोन् पातु पशोन् पातु पातु पशोन् पशोन् पातु स पातु पशोन् पशोन् पातु सः पातु स पातु पातु सोऽस्मानस्मान् स पातु पातु सोऽस्मान् अस्मानस्मान् सदोऽस्मान् पातु पात्वस्मान् सदोऽस्मान् पातु अस्मान् पातु पात्वस्मानस्मान् पातु तस्मै तस्मै पात्वस्मानस्मान् पातु तस्मै पातु तस्मै तस्मै पातु पातु तस्मै नमो नमस्तस्मै पातु पातु तस्मै नमः तस्मै नमो नमस्तस्मै तस्मै नमः प्रजापतिः प्रजापतिर्नमस्तस्मै तस्मै नमः प्रजापतिः नमः प्रजापतिः प्रजापतिर्नमो नमः प्रजापते रुद्रो रुद्रः प्रजापतिर्नमो नमः प्रजापते रुद्रः प्रजापते रुद्रो रुद्रः प्रजापतिः प्रजापते रुद्रो वरुणो वरुणो रुद्रः प्रजापतिः प्रजापते रुद्रो वरुणः प्रजापतिरिति प्रजापतिः रुद्रो वरुणो वरुणो रुद्रो रुद्रो वरुणोऽग्निरग्निर्वरुणो रुद्रो रुद्रो वरुणोऽग्निः वरुणोऽग्निरग्निर्वरुणो वरुणोऽग्निर्दिशान् दिशामग्निर्वरुणो वरुणोऽग्निर्दिशाग्निर्दिशान् दिशामग्निरग्निर्दिशाम् पतिष्पदिर्दिशामग्निरग्निर्दिशाम् पतिः दिशाम् पतिष्पदिर्दिशान् दिशाम् पतिः सपदिर्दिशान् दिशाम् पतिः सः पतिः सपदिष्पतिः स नो नः सपदिष्पतिः स नः नो नः सतनः पशोन् पशोन्नः सतनः पशोन् नः पशोन् पशोन्नो नः पशोन् पातु पातु पशोन्नो नः पशोन् पातु पशोन् पातु पातु पशोन् पशोन् पातु सस पातु पशोन् पशोन् पातु सः पातु सस पातु पातु सोऽस्मानस्मान् स पातु पातु सोऽस्मान् अस्मानस्मान् सोऽस्मान् पातु पात्वस्मान् सोऽस्मान् पातु अस्मान् पातु पात्वस्मानस्मान् पातु तस्मै तस्मै पात्वस्मानस्मान् पातु तस्मै पातु तस्मै तस्मै पातु पातु तस्मै नमो नमस्तस्मै पातु पातु तस्मै नमः तस्मै नमो नमस्तस्मै तस्मै नम एता एता नमस्तस्मै तस्मै नम एताः नम एता एता नमो नम एता वै वा एता नमो नम एता वै एता वै वा एता एता वै देवता देवता वा एता एता वै देवताः वै देवता देवता वै वै देवता एतेषामेतेषाम् देवता वै वै देवता एतेषाम् देवता एतेषामेतेषाम् देवता देवता एतेषाम् पशूनाम् पशूनामेतेषाम् देवता देवता एतेषाम् पशूनाम् एतेषाम् पशूनाम् पशूनामेतेषामेतेषाम् पशूनामधिपतयोधिपतयः पशूनामेतेषामेतेषाम् पशूनामधिपतयः पशूनामधिपतयोधिपतयः पशूनाम् पशूनामधिपतयस्ताभ्यस्ताभ्योऽधिपतयः पशूनाम् पशूनामधिपतयस्ताभ्यः अधिपतयस्ताभ्यस्ताभ्योऽधिपतयोधिपतयस्ताभ्यो वै वैताभ्योऽधिपतयोधिपतयस्ताभ्यो वैधिपतय इत्यधिपतयः भ्यो वै वैताभ्यस्ताभ्यो वा एष वैताभ्यस्ताभ्यो वा एषः वा एष वै वा एष ऐष वै वा एष एष ऐष एष आवृष्यते वृष्यत ऐष एष आवृष्यते आवृष्यते वृष्यत आवृष्यते यो यो वृष्यत आवृष्यते यः वृष्यते यो यो वृष्यते वृष्यते यः पशुशीर्षाणि पशुशीर्षाणि यो वृष्यते वृष्य पशुशीर्षाणि पशुशीर्षाणि पशुशीर्षाणि यो यः पशुशीर्षाण्युपदधात्युपदधाति पशुशीर्षाणि यो यः पशुशीर्षाण्युपदधाति पशुशीर्षाण्युपदधात्युपदधाति पशुशीर्षाणि पशुशीर्षाण्युपदधाति हिरण्येष्टका हिरण्येष्टका उपदधाति पशुशीर्षाणि पशुशीर्षाण्युपदधाति हिरण्येष्टका शीर्षाणीति पशु शीर्षाणि उपदधाति हिरण्येष्टका हिरण्येष्टका उपदधात्युपदधाति हिरण्येष्टका उपोपहिरण्येष्टका उपदधात्युपदधाति हिरण्येष्टका उपदधातीत्युपदधाति हिरण्येष्टका उपोपहिरण्येष्टका हिरण्येष्टका उपदधाति दधात्युपहिरण्येष्टका हिरण्येष्टका उपदधाति हिरण्येष्टका इति हिरण्य इष्टकाः उपदधाति दधात्युपोपदधात्येताभ्य एताभ्यो दधात्युपोपदधात्येताभ्यः दधात्येताभ्य एताभ्यो दधाति दधात्येताभ्य एवैवैताभ्यो दधाति दधात्येताभ्य एव एताभ्य एवैवैताभ्य एताभ्य एव देवताभ्यो देवताभ्य एवैताभ्य एताभ्य एव देवताभ्यः एव देवताभ्यो देवताभ्य एवैव देवताभ्यो नमो नमो देवताभ्य एवैव देवताभ्यो नमः देवताभ्यो नमो नमो देवताभ्यो देवताभ्यो नमस्करोति करोति नमो देवताभ्यो देवताभ्यो नमस्करोति नमस्करोति करोति नमो नमस्करोति ब्रह्मवादिनो ब्रह्मवादिनः करोति नमो नमस्करोति ब्रह्मवादिनः करोति ब्रह्मवादिनो ब्रह्मवादिनः करोति करोति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनः करोति करोति ब्रह्मवादिनो वदन्ति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति अग्नावग्नौ वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति अग्नौ ब्रह्मवादिन इति ब्रह्मवादिनः वदन्त्यग्नावग्नौ वदन्ति वदन्त्यग्नौ ग्राम्यान् ग्राम्यानग्नौ वदन्ति वदन्त्यग्नौ ग्राम्यानग्नौ ग्राम्यान् ग्राम्यानग्नावग्नौ ग्राम्यान् पशून् पशून् ग्राम्यानग्नावग्नौ ग्राम्यान् पशून् ग्राम्यान् पशून् पशून् ग्राम्यान् ग्राम्यान् पशून् प्रप्रपशून् ग्राम्यान् ग्राम्यान् पशून् प्रपशून् प्रप्रपशून् पशून् प्रदधाति दधाति प्रपशून् पशून् प्रदधाति प्रदधाति दधाति प्रप्रदधाति शुचा शुचा दधाति प्रप्रदधाति शुचा शुचा शुचा दधाति दधाति शुचारण्यानारण्यान् शुचा दधाति दधाति शुचारण्या शुचारण्यानारण्यान् शुचा शुचारण्यानर्पयत्यर्पयत्यारण्यान् शुचा शुचारण्यानर्पयति आरण्यानर्पयत्यर्पयत्यारण्यानारण्यानर्पयति किं किमर्पयत्यारण्यानारण्यानर्पयति किम्पयति किं किमर्पयत्यर्पयति किं ततस्ततः किमर्पयत्यर्पयति किं ततः किं ततस्ततः किं किं तत उदुत्ततः किं किं तत उत उदुत्ततस्तद उच्छिगुंषति शगुंषत्युत्ततस्तद उच्छिगुंषति उच्छिगुंषति शिगुंषत्युदुच्छिगुंषतीति शिगुंषत्युदुच्छिगुंषतीति शिगुंषतीति शिगुंषतीति यद्यदिति शिगुंषति शिगुंषतीति यद् यद्यदिति यद्धिरण्येष्टका हिरण्येष्टका यदिति यद्धिरण्येष्टका हिरण्येष्टका हिरण्येष्टका यद्यद्धिरण्येष्टका उपदधात्युपदधाति हिरण्येष्टका यद्यद्धिरण्येष्टका उपदधाति हिरण्येष्टका उपदधात्युपदधाति हिरण्येष्टका हिरण्येष्टका उपदधात्यमृतमृतमुपदधाति हिरण्येष्टका हिरण्येष्टका उपदधात्यमृतम् हिरण्येष्टका इति हिरण्या इष्टकाः उपदधात्यमृतमृतमुपदधात्युपदधात्यमृतम् वै वा अमृतमुपदधात्युपदधात्यमृतम् वै अमृतम् वै वा अमृतमृतम् वै हिरण्यगो हिरण्यम् वा अमृतमृतम् वै हिरण्यम् वै हिरण्यगो हिरण्यम् वै वै हिरण्यममृतेनामृतेन हिरण्यम् वै वै हिरण्यममृतेन हिरण्यममृतेनामृतेन हिरण्यगो हिरण्यममृतेनैवैवामृतेन हिरण्यगो हिरण्यममृतेनैवा अमृतेनैवैवामृतेनामृतेनैव ग्राम्येभ्यो ग्राम्येभ्य एवामृतेनामृतेनैव ग्राम्येभ्यः ग्राम्येभ्यो ग्राम्येभ्य एवैव ग्राम्येभ्यः पशुभ्यः पशुभ्यो ग्राम्येभ्य एवैव ग्राम्येभ्यः पशुभ्यः ग्राम्येभ्यः पशुभ्यः पशुभ्यो ग्राम्येभ्यो ग्राम्येभ्यः पशुभ्यो भे पशुभ्यो ग्राम्येभ्यो ग्राम्येभ्यः पशुभ्यो भेषजम् पशुभ्यो भेषजम् भेषजम् पशुभ्यः पशुभ्यो भेषजम् करोति करोति भेषजम् पशुभ्यः पशुभ्यो भेषजम् करोति पशुभ्य इति पशुभ्यः भेषजम् करोति करोति भेषजम् भेषजम् करोति न करोति भेषजम् भेषजम् करोति न करोति न करोति करोति नैनानेनान्न करोति करोति नैनान् नैनानेनान्न नैनानु हिनस्ति हिनस्त्येनान्न नैनानु हिनस्ति हिनस्ति हिनस्त्येनानेनानि हिनस्ति प्राणः प्राणो हिनस्त्येनानेनानि हिनस्ति प्राणः हिनस्ति प्राणः प्राणो हिनस्ति हिनस्ति प्राणो वै वै प्राणो हिनस्ति हिनस्ति प्राणो वै प्राणो वै वै प्राणः प्राणो वै प्रथमा प्रथमा वै प्राणः प्राणो वै प्रथमा प्राण इति प्राणः वै प्रथमा प्रथमा वै वै प्रथमा स्वयमातृण्णा स्वयमातृण्णा प्रथमा वै वै प्रथमा स्वयमातृण्णा स्वयमातृण्णा स्वयमातृण्णा प्रथमा प्रथमा स्वयमातृण्णा व्यानो व्यान स्वयमातृण्णा प्रथमा प्रथमा स्वयमातृण्णा व्यानः स्वयमातृण्णा व्यानो व्यान स्वयमातृण्णा स्वयमातृण्णा व्यानो द्वितीया द्वितीया व्यान स्वयमातृण्णा स्वयमातृण्णा व्यानो द्वितीया स्वयमातृण्णेति स्वयम् व्यानो द्वितीया द्वितीया व्यानो व्यानो द्वितीया पानो पानो द्वितीया व्यानो व्यानो द्वितीया पानः व्यान इति व्यानः द्वितीया पानो पानो द्वितीया द्वितीया पानस्तृतीया तृतीया पानो द्वितीया द्वितीया पानस्तृतीया पानस्तृतीया तृतीया पानो पानस्तृतीयान्वन तृतीया पानो पानस्तृतीयानो अपान इत्यपानः तृतीयान्वनु तृतीया तृतीयानु प्रप्राणु तृतीया तृतीयानु प्राप्राण्वनु प्राण्यादन्यात् प्राण्वनु प्राण्याद् प्राण्यादन्यात् प्रप्राण्यात् प्रथमाम् प्रथमामन्यात् प्रप्राण्यात् प्रथमाम् प्रथमाम् प्रथमामन्यादन्यात् प्रथमागस्वयमातृण्णागस्वयमातृण्णाम् प्रथमामन्यादन्यात् प्रथमागस्वयमातृण्णागस्वयमातृण्णागस्वयमातृण्णाम् प्रथमाम् प्रथमागस्वयमातृण्णामुपधाय उपधाय स्वयमातृण्णाम् प्रथमाम् प्रथमागस्वयमातृण्णामुपधाय स्वयमातृण्णामुपधायोपधाय स्वयमातृण्णागस्वयमातृण्णामुपधाय प्राणेन प्राणेनोपधाय स्वयमातृण्णागस्वयमातृण्णामुपधाय प्राणेन स्वयमातृण्णामिति स्वयम् आतृण्णाय प्राणेन प्राणेनोपधायोपधाय प्राणेनैवैव प्राणेनोपधायोपधाय प्राणेनैवाधायेत्युपाधाय प्राणेनैवैव प्राणेन प्राणेनैव प्राणम् प्राणमेव प्राणेन प्राणेनैव प्राणम् प्राणेनेति प्राणेन एव प्राणम् प्राणमेवैव प्राणगुंसगुंसम् प्राणमेवैव प्राणगुंसम् प्राणगुंसगुंसम् प्राणम् प्राणगो समर्थयत्यर्थयति सम्प्राणम् प्राणगो समर्थयति प्राणमिति प्राणम् समर्थयत्यर्थयति सगो समर्थयति विव्यर्थयति सगो समर्थयति विर्थयति विव्यर्थयत्यर्थयति व्यन्यादन्याद्यर्थयत्यर्थयति व्यन्याद् व्यन्याद्वितीयान्द्वितीयामन्याद्वितीयामन्याद्वितीयामन्याद्वितीयामुपधायोपधाय द्वितीयामन्याद्वितीयामुपधाय द्वितीयामुपधायोपधाय द्वितीयान्द्वितीयामुपधाय व्यानेन व्यानेनोपधाय द्वितीयान्द्वितीयामुपधाय व्यानेन उपधाय व्यानेन व्यानेनोपधायोपधाय व्यानेनैवैव व्यानेनोपधायोपधाय व्यानेनैव उपधायेत्युपाधाय व्यानेनैवैव व्यानेन व्यानेनैव व्यानम् व्यानमेव व्यानेन व्यानेनैव व्या व्यानम् व्यानेनेदिवि अनेन एव व्यानम् व्यानमेवैव व्यानगुंसगुंसम् व्यानमेवैव व्यानगुंसम् व्यानगुंसगुंसम् व्यानम् व्यानगुंसमर्थयत्यर्थयति सम् व्यानम् व्यानगुंसमर्थयति व्यानमिति वि अनौ समर्थयत्यर्थयति सगुंसमर्थयत्यपापार्थयति प्रजापतिः प्रजापतिर्व्याहृतेभिर्यदेताभिः यदेताभिरेताभिर्यद्यदेता एताभिर्व्याहृतेभिर्व्याहृतेभिरेताभिर्यद्यदेताभिर्व्याहृतेभिः स्वयमातृण्णाः स्वयमातृण्णाः पतितुं न शक्नुवन्न पतितुं पतितुं न ಆಹ್ವದೈವೈವಾಹ್ವದೈವೈನಮೇನಮೇವಾಹ್ವದೈವೈನಂ ैनमग्निमेनमेवैवैनमग्निमग्निमेनमेवैवैनमग्निमग्निमग्निमेनमेनमग्निम् दूतम् दूतमग्निमेनमेनमग्निम् दूतम् अग्निम् दूतम् दूतमग्निमग्निम् दूतम् वृणीमहे वृणीमहे दूतमग्निमग्निम् दूतम् वृणीमहे दूतम् वृणीमहे वृणीमहे दूतम् दूतम् वृणीमह इति वृणीमहे दूतम् दूतम् वृणीमह इति वृणीमह इति वृणीमहे वृणीमह इत्याहाहेति वृणीमहे वृणीमह इत्याह इत्याह होत्वा होत्वा हेतीत्याह होत्वा होत्वा होत्वा होत्वैवैव होत्वा होत्वैव होत्वैवैव होत्वा होत्वैवैनमेनमेव होत्वा होत्वैवैनम् एवैनमेनमेवैवैनम् वृणीत एनमेवैवैनम् वृणीते एनम् वृणीते वृणीत एनमेनम् वृणीते अग्निनाग्निना वृणीत एनमेनम् वृणीतेऽग्निनाग्निनाग्निना वृणीते वृणीतेऽग्निनाग्निरग्निरग्निना वृणीते वृणीतेऽग्निनाग्निः अग्निनाग्निरग्निरग्निनाग्निनाग्निः सगुंसमग्निरग्निनाग्निनाग्निः सम् अग्निः सगुंसमग्निरग्निः समिध्यत इध्यते समग्निरग्निः समिध्यते समिध्यत इध्यते सगुंसमिध्यत इति ध्यते सगुंसमिध्यत इतिध्यत इध्यत इत्याहाहेति ध्यत इध्यत इत्याहाहेतीत्याह सगुंसमाहेतीत्याह सम्माह सगुंसमाहाः समिन्ध इन्धे समाहाः समिन्धे समिन्ध इन्धे सगुंसमिन्ध एवैवेन्धे सगुंसमिन्ध एवा एवैवेन्ध इन्ध एवैनमेनमेवेन्ध इन्ध एवैनम् एवैनमेनमेवैवैनमग्निरग्निरेनमेवैवैनमग्निरग्निरेनमेनमग्निर्वृत्राणि वृत्राण्यग्निरेनमेनमग्निर्वृत्राणि अग्निर्वृत्राणि वृत्राण्यग्निरग्निर्वृत्राणि जङ्घनत् जङ्घनत् वृत्राणि जङ्घनत् वृत्राणि जङ्घनत् वृत्राणि वृत्राणि जङ्घनदिति जङ्घनदिति जङ्घनत् जङ्घनदित्याहाहेति जङ्घनत् जङ्घनदित्याह ीत्याह समिद्धे समिद्ध आहेदीत्याह समिद्धे समिद्धे समिद्ध आहाः समिद्ध एवैव समिद्ध आहाः समिद्ध एवा समिद्ध एवैव समिद्धे समिद्ध एवास्मिन्नस्मिन्नेव समिद्धे समिद्ध एवास्मिन् समिद्ध इति समिद्धे एवास्मिन्नस्मिन्नेवैवास्मिन्निन्द्रियमिन्द्रियमस्मिन्नेवैवास्मिन्निन्द्रियमस्मिन्निन्द्रियमिन्द्रियमस्मिन्नस्मिन्निन्द्रियम् ददातीन्द्रियम् ददातीन्द्रियमिन्द्रियम् ददात्यग्नेरग्नेर्दधाति दधात्यग्ने स्तोमग्स्तोममग्नेर्दधाति दधात्यग्ने स्तोमम् अग्ने स्तोमग्स्तोममग्नेरग्ने स्तोमम् मनामहे मनामहे स्तोममग्नेरग्ने स्तोमम् मनामहे स्तोमम् मनामहे मनामहे स्तोमग्स्तोमम् मनामह इति मनामहे स्तोमग्स्तोमम् मनामह इति मनामह इति मनामहे मनामह इत्याहाहेति मनामहे मनामह इत्याह इत्याहाहेतीत्याह मनुते मनुत आहेतीत्याह मनुते आह मनुते मनुत आहाह मनुत एवैव मनुत आहाह मनुत एव मनुत एवैव मनुते मनुत एवैनमेनमेव मनुते मनुत एवैनम् एवैनमेनमेवैवैनमेतान्येतान्येनमेवैवैनमेतानि वैवा एतान्येनमेनमेतानि वै एतानि वैवा एतान्येतानि वा अह्नामह्नाम् वा एतान्येतानि वा अह्नामह्नाम् वैवा अह्नागोरूपाणि रूपाण्यह्नाम् वैवा अह्नागोरूपाणि अह्नागोरूपाणि रूपाण्यह्नामह्नागोरूपाण्यन्वहमन्वहगोरूपाण्यह्नामह्नागो रूपाण्यन्वहम् रूपाण्यन्वहमन्वहगो रूपाण्यन्वहमेवैवान्वहगो रूपाणि रूपाण्यन्वहमेवान्वहमेवैवान्वहमन्वहमेवैनमेनमेवान्वहमन्वहमेवैनम् अन्वहमेत्यानो अहम् एवैनमेनमेवैवैनम् चिनुते चिनुत एनमेवैवैनम् चिनुते एनम् चिनुते चिनुत एनमेनम् चिनुते वावचिनुत एनमेनम् चिनुते वा वावचिनुते चिनुते वाह्नामह्नामवचिनुते चिनुते वाह्नामह्नामवाह्नागो रूपाणि रूपाण्यह्नामवाह्नागो रूपाणि अह्नागो रूपाणि रूपाण्यह्नामह्नागो रूपाणि रुन्धे रुन्धे रूपाण्यह्नामन् गृह्णागो रूपाणि रुन्धे रूपाणि रुन्धे रुन्धे रूपाणि रूपाणि रुन्धे ब्रह्मवादिनो ब्रह्मवादिनो रुन्धे रूपाणि रूपाणि रुन्धे ब्रह्मवादिनः ब्रह्मवादिनो ब्रह्मवादिनो रुन्धे रुन्धे ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो रुन्धे रुन्धे ब्रह्मवादिनो वदन्ति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति कस्मात् कस्मात् वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्ति कस्मात् ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति कस्मात् कस्मात् वदन्ति वदन्ति कस्मात् सत्यात् सत्यात् कस्मात् वदन्ति वदन्ति कस्मात् सत्यात् सत्यात् सत्यात् कस्मात् कस्मात् सत्यात् यातयाम्नि सत्यात् कस्मात् कस्मात् सत्यात् यातयाम्नि यातयाम्नि सत्यात् सत्यात् यातयाम्नि रन्या अन्या यातयाम्नि सत्यात् सत्यात् यातयाम्नि यातयाम्नि रन्या अन्या यातयाम्नि यातयाम्नि रन्या इष्टका इष्टका अन्या यातयाम्नि यातयाम्नि रन्या इष्टकाः यातयाम्नेरिति यातायाम्नि अन्या इष्टका इष्टका अन्या अन्या इष्टका अयातयाम्नि यातयाम्नि इष्टका अन्या अन्या इष्टका अयातयाम्नि इष्टका अयातयाम्नि यातयाम्नि इष्टका इष्टका अयातयाम्नि लोकं प्रणायातयाम्नि इष्टका इष्टका अयातयाम्नि लोकं प्रणायातयाम्नि लोकं प्रणा लोकं प्रणायातयाम्नि यातयाम्नि लोकं प्रणेतीति लोकं प्रणायातयाम्नि यातयाम्नि लोकं प्रणेति अयातयाम्नि त्यजातायाम्नि लोकं प्रणेतीति लोकं प्रणा लोकं प्रणेत्यैन्द्राग्नीति लोकं प्रणा लोकं प्रणेत्यैन्द्राग्नि लोकं प्रणेति लोकं ैन्द्राग्नीतीत्यैन्द्राग्नीः ऐन्द्राग्निः क्यैन्द्राग्न्यैन्द्राग्निः बार्हस्पत्या बार्हस्पत्याश्चैन्द्राग्न्यैन्द्राग्निः बार्हस्पत्यायैन्द्राग्नीत्यैन्द्राग्नि बार्हस्पत्या बार्हस्पत्या हे बार्हस्पत्येतीति बार्हस्पत्या हे बार्हस्पत्येति बार्हस्पत्येतीति बार्हस्पत्या बार्हस्पत्येति ब्रूयात् ब्रूयादिति बार्हस्पत्या बार्हस्पत्येति ब्रूयात् ब्रूयात् ब्रूयादिति ब्रूयादिन्द्राग्नि इन्द्राग्नि ब्रूयादिति ब्रूयादिन्द्राग्नि ब्रूयादिन्द्राग्नि इन्द्राग्नि ब्रूयात् ब्रूयादिन्द्राग्नि चेन्द्राग्नि ब्रूयात् ब्रूयादिन्द्राग्नि चेन्द्राग्नि चेन्द्राग्नि इन्द्राग्नि चहि चेन्द्राग्नि इन्द्राग्नि चहि इन्द्राग्नि इन्द्र अग्नि चहि च चहि देवानां देवानागो हि च चहि देवानां देवानां देवानागो हि देवानां बृहस्पतिर्बृहस्पतिर्देवानागो हि देवानां बृहस्पतिः देवानां बृहस्पतिर्बृहस्पतिर्देवानां देवानां बृहस्पतिश्च च बृहस्पतिर्देवानां देवानां बृहस्पतिश्च बृहस्पतिश्च च बृहस्पतिर्बृहस्पतिश्च यातयामानो यातयामानश्च बृहस्पतिर्बृहस्पतिश्च यातयामानः यातयामानो यातयामानश्च यातयामानोऽनुचरवत्यनुचरवत्य यातयामानो यातयामानोऽनुचरवति भवति भवत्यनुचरवत्य यातयामानो यातयामानोऽनुचरवति भवति यातयामान इत्यजातायामानः चरवति भवति भवत्यनुचरवत्यनुचरवति भवत्यजामित्वा याजामित्वाय भवत्यनुचरवत्यनुचरवति भवत्यजामित्वाय अनुचरवतीत्यनुचरामति भवत्यजामित्वा याजामित्वाय भवति भवत्यजामित्वाय अनुष्टुभानुष्टुभाजामित्वाय भवति भवत्यजामित्वाय अनुष्टुभाजामित्वायानुष्टुभान्वन्वनुष्टुभाजामित्वायाजामित्वायानुष्टुभानुष्टुभान्वन्वनुष्टुभानुष्टुभानुचरति चरत्यन्मनुष्टुभानुष्टुभानुचरतिष्टुभेत्यनुस्तुभा चरति चरत्यन्मनुचरत्यात्मात्मा चरत्यन्मनुचरत्यात्मा चरत्यात् आत्मात्मा चरति चरत्यात्मा वै वा आत्मा चरति चरत्यात्मा वै आत्मा वै वा आत्मात्मा वै लोकम् वृणा लोकम् वृणा वा आत्मात्मा वै लोकम् वृणा वै लोकम् वृणा लोकम् वृणा वै वै लोकम् वृणा प्राणः प्राणो लोकम् वृणा वै वै लोकम् वृणा प्राणः वृणा प्राणः प्राणो लोकम् वृणा लोकम् वृणा प्राणो नृष्टुपनृष्टु प्राणो लोकम् वृणा लोकम् वृणा प्राणो नृष्टुप लोकम् वृणेति लोकम् प्राणो नुष्टुपनुष्टुप् प्राणः प्राणो नुष्टुप् तस्मात् तस्मादनुष्टुप् प्राणः प्राणो नुष्टुप् तस्मात् प्राण इति प्राणः तस्मात् तस्मादनुष्टुपनुष्टुप् तस्मात् प्राणः प्राणस्तस्मादनुष्टुपनुष्टुप् तस्मात् प्राणः अनुष्टुभित्यनोऽस्तुप् तस्मात् प्राणः प्राणस्तस्मात् तस्मात् प्राणः सर्वाणि सर्वाणि प्राणस्तस्मात् तस्मात् प्राणः सर्वाणि प्राणः सर्वाणि सर्वाणि प्राणः प्राणः सर्वाण्यङ्गान्यङ्गानि सर्वाणि प्राणः प्राणः सर्वाण्यङ्गानि प्राण इति प्राणः सर्वाण्यङ्गान्यङ्गानि सर्वाणि सर्वाण्यङ्गान्यन्वन्वङ्गानि सर्वाणि सर्वाण्यङ्गान्यनु अङ्गान्यन्वन्वङ्गान्यङ्गान्यनु चरति चरत्यन्वङ्गान्यङ्गान्यनु चरति अनुचरति चरत्यन्वनु चरति ताश्चरत्यन्वनु चरति ताः चरति ताश्चरति चरति ताश्चरति चरति तास्य अस्यास्यतास्तास्य सूददोहस सूददोहसो अस्यतास्तास्य सूददोहसः अस्य सूददोहस सूददोहसो अस्यास्य सूददोहस इति सूददोहसो अस्यास्य सूददोहस इति सूददोहस इतीति सूददोहस सूददोहस इत्याह हेति सूददोहस सूददोहस इत्याह सूददोहस इति सूददोहसः इत्याह हेति इत्याह तस्मात् तस्मादाहेति इत्याह तस्मात् तस्मादाह तस्मात् परुषि परुषि परुषि परुषि तस्मादाह तस्मात् परुषि परुषि तस्मात् परुषि परुषि परुषि परुषि तस्मात् तस्मात् परुषि परुषि रसोरसः परुषि परुषि तस्मात् तस्मात् परुषि परुषि रसः परुषि परुषि रसोरसः परुषि परुषि परुषि परुषि रसः सोमको सोमको रसः परुषि परुषि परुषि परुषि रसः सोमम् परुषि परुषीति परुषि परुषि रसः सोमको सोमको रसोरसः सोमग् श्रीणन्ति श्रीणन्ति सोमगोरसोरसोमग्श्रीणन्ति सोमग् श्रीणन्ति श्रीणन्ति सोमगोसामग्श्रीणन्ति पृष्णयः श्रीणन्ति सोमगो सोमग् श्रीणन्ति पृष्णयः श्रीणन्ति पृष्णयः पृष्णय श्रीणन्ति श्रीणन्ति पृष्णय इति पृष्णय श्रीणन्ति श्रीणन्ति पृष्णय इति पृष्णय इति पृष्णयः पृष्णय इत्याह हेति पृष्णयः पृष्णय इत्याह इत्याह हेति इत्याहान्नमन्नमाहेतीत्याहान्नम् अन्नम् वै अन्नम् वै वा अन्नमन्नम् वै पृष्णि पृष्णि वा अन्नमन्नम् वै पृष्णि पृष्णि पृष्णि वै वै पृष्ण्यन्नमन्नम् पृष्णि वै वै पृष्ण्यन्नम् पृष्ण्यन्नमन्नम् पृष्णि पृष्ण्यन्नमेवैवान्नम् पृष्णि पृष्ण्यन्नमेवान्नमेवैवान्नमन्नमेव वा वैवान्नमन्नमेव वा वै वै वा वरुन्धे रुन्धे वै वै वा वरुन्धे रुन्धे रुन्धे वा वरुन्धेर्को ओर्को रुन्धे वा वरुन्धेर्कः र्को ओर्को रुन्धे रुन्धेर्को वै वा अर्को रुन्धे रुन्धेर्को वै अर्को वै वा अर्को ओर्को वा अग्निरग्निर्वा अर्को ओर्को वा अग्निः वा अग्निरग्निर्वै वा अग्निरर्को ओर्को अग्निर्वै वा अग्निरर्कः अग्निरर्को ओर्को अग्निरग्निरर्कोन्नमन्नमर्कोऽग्निरग्निरर्कोन्नम् अर्कोन्नमन्नमर्कोर्कोन्नम् अन्नमन्नो अन्नमेवैवान्नमन्नमेव वा वैवान्नमन्नमेव वा वै वै वा वरुन्धे रुन्धे वै वै वा वरुन्धे वरुन्धे रुन्धे वा वरुन्धे जन्मन् जन्मन् रुन्धे वा वरुन्धे जन्मन्नो जन्मन् जन्मन् रुन्धे रुन्धे जन्मन् देवानाम् देवानाम् जन्मन् रुन्धे रुन्धे जन्मन् देवानाम् जन्मन् देवानाम् देवानाम् जन्मन् जन्मन् देवानाम् विशो विशो देवानाम् जन्मन् जन्मन् देवानाम् विशः देवानाम् विशो विशो देवानाम् देवानाम् विशस्त्रिषु त्रिषु विशो देवानाम् देवानाम् विशस्त्रिषु विशस्त्रिषु त्रिषु विशो विशस्त्रिष्वात्रिषु विशो विशस्त्रिष्वात्रिषु त्रिष्वारोचने रोचन आत्रिषु त्रिष्वारोचने आरोचने रोचन आरोचने दिवो दिवो रोचन आरोचने दिवः रोचने दिवो दिवो रोचने रोचने दिव इति दिवो रोचने रोचने दिव इति दिव इति दिवो दिव इत्याह हेति दिवो दिव इत्याह हेदीत्या हेमानि माना हेदीत्या हेमाना हेमानि मानाः हेमाने वैवेमानाः हेमाने वामाने वैवेमानि माने वास्म अस्म एवेमानि मा एवास्मि एवास्म अस्म एवैवास्मै लोकान् लोकानस्म एवैवास्मै लोकान् लोकान् लोकानस्मास्मै लोकान् ज्योतिष्मदो ज्योतिष्मदो लोकानस्म अस्मै लोकान् ज्योतिष्मदः लोकान् ज्योतिष्मदो ज्योतिष्मदो लोकान् लोकान् ज्योतिष्मदः करोति करोति ज्योतिष्मदो लोकान् लोकान् ज्योतिष्मदः करोति ज्योतिष्मदः करोति करोति ज्योतिष्मदो ज्योतिष्मदः करोति यो यः करोति ज्योतिष्मदो ज्योतिष्मदः करोति यः करोति यो यः करोति करोति यो वै वै यः करोति करोति यो वै यो वै वै यो यो वा इष्टकानामिष्टकानां वै यो यो वा इष्टकानामिष्टकानां वै वा इष्टकानां प्रतिष्ठां प्रतिष्ठामिष्टकानां वै वा इष्टकानां प्रतिष्ठानां प्रतिष्ठां प्रतिष्ठामिष्टकानामिष्टकानां प्रतिष्ठां वेद वेद प्रतिष्ठामिष्टकानामिष्टकानां प्रतिष्ठां वेद प्रतिष्ठां वेद वेद प्रतिष्ठां प्रतिष्ठां वेद प्रति प्रति वेद प्रतिष्ठां प्रतिष्ठां वेद प्रतिष्ठामिति प्रतिष्ठा वेद प्रति प्रति वेद वेद प्रत्येवैव प्रति वेद वेद प्रत्येव प्रत्येवैव प्रति प्रत्येव तिष्ठति तिष्ठत्येव प्रति प्रत्येव तिष्ठति एव तिष्ठति तिष्ठत्येवैव तिष्ठति तया तया तिष्ठत्येवैव तिष्ठति तया तया तिष्ठति तिष्ठति तया देवतया देवतया तया तिष्ठति तिष्ठति तया देवतया देवतया देवतया तया तया देवतयाङ्गिरस्वदङ्गिरस्वद्देवतयातयातया देवतयाङ्गिरस्वदङ्गिरस्वद्देवतया देवतयाङ्गिरस्वद्ध्रुवाध्रुवाङ्गिरस्वद्देवतया देवतयाङ्गिरस्वद्ध्रुवाङ्गिरस्वद्ध्रुवाध्रुवाङ्गिरस्वदङ्गिरस्वद्ध्रुवासीदसीदध्रुवाङ्गिरस्वदङ्गिरस्वद्ध्रुवासीदा ध्रुवासीदसीदध्रुवाध्रुवासीदेतीतिसीदध्रुवाध्रुवासीदेतीतिसीदसीदेत्याः हैषैषा हेतीत्याहैषा इष्टकानामिष्टकानां वा इष्टकानां प्रतिष्ठा प्रतिष्ठेष्टकानां वै वा इष्टकानां प्रतिष्ठा इष्टकानां प्रतिष्ठा प्रतिष्ठेष्टकानामिष्टकानां प्रतिष्ठा यो यः प्रतिष्ठेष्टकानामिष्टकानां प्रतिष्ठायः प्रतिष्ठा प्रतिष्ठाय एवमेव यः प्रतिष्ठा प्रतिष्ठाय एवं तिष्ठेति प्रतिष्ठा एवमेवय एवं वेद वेदैवय एवं वेद एवं वेद वेदैवमेवं वेद प्रति प्रतिवेदैवमेवं वेद प्रति वेद प्रति प्रतिवेद वेद प्रत्येवैव प्रतिवेद वेद प्रत्येव प्रत्येवैव प्रति प्रत्येव तिष्ठति तिष्ठत्येव प्रति प्रत्येव तिष्ठति एव तिष्ठति तिष्ठत्येवैव तिष्ठति तिष्ठति